सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्। आदौ परिचितं सुभाषितं शृण्वन्तु। ॐ श्रीगणेशाय नमः। विद्यानाम नरस्य रूपमधिकं प्रच्छन्न गुप्तं धनम् विद्या भोगकरी यश सुखकरी विद्या गुरुणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनम् विद्या विहीनः पशुः। ॐ श्रीगुरुभ्यो नमः। हरिः ओम्। धन्यवादः भगिनि। धन्यवादाः। साधु भगिनि, पूर्वस्मिन् वर्गे महाभारतस्य कथा आरब्धा। कथायाः शीर्षकमस्ति कर्णस्य उदारता। अद्य तां कथां समापयामः। करपत्रद्वयं वर्तते खलु, मया प्रेषितं करपत्रद्वयम्। अद्य द्वितीयं करपत्रं पश्यन्तु। द्वितीयं करपत्रं भवतां पुरतः स्यात्। कथायाः सारांशः कः इति स्थूलरीत्या संक्षेपेण वक्तव्यं चेत्, कथा एवम् अभवत्। एकदा कृष्णः कर्णस्य उदारतायाः प्रशंसां कृतवान् पाण्डवानां पुरतः। तदा अर्जुनः अपि तत्र आसीत्। कृष्णस्य प्रशंसावचनानि अङ्गीकर्तुम् अर्जुनः सिद्धः न आसीत्। तदा अर्जुनः कृष्णं पृष्टवान्, मम भ्रातुः समः कोऽपि उदारः अस्मिन् भूमण्डले नास्ति। तदा कृष्णः प्रत्युत्तरं दत्तवान्, अन्यस्मिन् दिने अन्यस्मिन् समये कदाचित् अहं तस्मिन् प्रसङ्गे वदिष्यामि अथवा बोधयिष्यामि, अद्य तस्य उत्तरं न ददामि इति उक्त्वा ततः निर्गतवान्। कालान्तरे कृष्णः एकस्मिन् दिने अर्जुनम् आहूय तौ द्वौ ब्राह्मणवेषं धृत्वा धर्मराजस्य भवनं गतवन्तौ। तदा कृष्णः धर्मराजं पृष्टवान्, मम कृते किमपि कार्यार्थं कानिचन शुष्कचन्दनकाष्ठानि आवश्यकानि। एवं शुष्कचन्दनकाष्ठानि कार्यार्थं तौ द्वौ याचितवन्तौ। तौ द्वौ ब्राह्मणवेषधारिणौ आस्ताम्। तदा धर्मराजः शुष्कचन्दनकाष्ठानि आनेतुं सेवकान् प्रेषितवान्, किन्तु शुष्काणि काष्ठानि न प्राप्तानि। इत्युक्ते ते सेवकाः शुष्काणि काष्ठानि न प्राप्तवन्तः। तदा धर्मराजः ब्राह्मणवेषधारिणौ प्रति किम् उक्तवान्, इदानीं वर्षाकालः अस्ति, अतः शुष्कचन्दनकाष्ठं कुत्रापि न लभ्यते, कुत्रापि न प्राप्यते, अतः किमपि अन्यत् वस्तु इच्छतु, दास्यामि इति धर्मराजः उक्तवान्। तदा कृष्णः वदति, अवयोः कृते किमपि अन्यत् वस्तु न आवश्यकं, केवलं शुष्कचन्दनकाष्ठम् एव आवश्यकम् आवयोः कृते इति उक्त्वा ततः तौ द्वौ निर्गतवन्तौ। पश्चात् कर्णस्य राजमन्दिरं प्राप्तवन्तौ। तत्रापि कर्णं पृष्टवान् श्रीकृष्णः, मम कृते शुष्कचन्दनकाष्ठम् आवश्यकम् इति। एवं शुष्कचन्दनकाष्ठं याचितवान् सः। तदा कर्णः किं कृतवान्, सः झटिति चापस्य उत्तोलनं कृत्वा अथवा चापं समुत्थाप्य अथवा धनुषः उत्तोलनं कृत्वा राजमन्दिरस्य द्वाराणि विखण्डितवान्, आसन्दान् विखण्डितवान्, कपाटान् च विखण्डितवान्, पर्यङ्कान् अपि विखण्डितवान्। एवं रीत्या कर्णः वस्तूनां नाशं कृतवान्, राजमन्दिरस्य बहुमूल्यानि वस्तूनि नाशं कृतवान्, तेषां राशिः तयोः पुरतः स्थापितवान्। इत्युक्ते तानि वस्तूनि चन्दनदारुभिः निर्मितानि, चन्दनकाष्ठेन निर्मितानि, वस्तूनां नाशं कृतवान्। एवं रीत्या पुरतः राशिं स्थापितवान्। राशिः इत्युक्ते साधारणतया धान्यसमूहः इति अर्थः, किन्तु अत्र विखण्डितानां वस्तूनां राशिः इति अर्थः। वस्तूनां राशिं कृत्वा स्थापितवान्। तदा कृष्णः कर्णं पृष्टवान्, किमर्थम् एवं रीत्या बहुमूल्यानां वस्तूनां नाशं कृतवान्, एवं किमर्थं विनाशयति भवान्, अमूल्यानि द्वाराणि कपाटान् किमर्थम् एवं विनाशयति भवान् इति सः पृष्टवान्। तदा कर्णस्य प्रत्युत्तरं किम्? तस्य मनसि कीदृशं चिन्तनमस्ति अथवा तस्य अभिप्रायः कः? वस्तूनां खण्डनस्य पृष्ठतः कर्णस्य मनसि कीदृशं चिन्तनं प्रचलत् आसीत्? तत्र प्रचलन् इति पुंलिङ्गे भवति, किन्तु नपुंसकलिङ्गे प्रचलत् इति शत्रन्तरूपं भवति। तदा कर्णस्य चिन्तनं किम् इति अद्य एकवारम् अवलोकयामः। तदर्थं द्वितीयं करपत्रं पश्यन्तु, अपि च गतवर्गस्य प्रश्नानाम् उत्तराणि वक्तुमिच्छामि। मिलति इत्यस्मिन् प्रसङ्गे मिलति इति अस्थाने, इत्युक्ते मिलति इति असाधुप्रयोगः अस्मिन् वाक्ये, अस्मिन् करपत्रे। मिलति इत्युक्ते केवलं सङ्गमनम् इत्यस्मिन् अर्थे एव प्रयुज्यते। लभते अथवा प्राप्नोति इति पदद्वयं तत्र साधु भवति। लभते अथवा प्राप्नोति इति पदद्वयं कर्तरिप्रयोगे अस्ति, कर्तरि लट् रूपाणि, किन्तु लभ्यते प्राप्यते इति पदद्वयं कर्मणि लट् रूपं भवति। तदर्थं स्नाप्शाट् प्रेषितवती। अपि च अन्य इति प्रातिपदिकमस्ति, अन्यप्रातिपदिकस्य नपुंसकलिङ्गरूपम् अन्यत् भवति। अन्यत् इति पदं कथं साधितम् इत्यपि मया प्रेषितम्। अपि च रामाणाम् इति पदनिर्माणप्रसङ्गे कानि सूत्राणि प्रसक्तानि इत्यपि अवगन्तुम् आस्वादार्थं प्रेषितवती। रामाणाम् इति पदं कथं साधितम् इत्यपि प्रेषितवती। अपि च उपविश्य उपवेश्य अनयोः भेदः कः इति प्रश्नः आगतः। उपविश्य उपवेश्य इति पदयोः मध्ये पार्थक्यं किम् इति प्रेषितम्। उपविश्य इति साधारण ल्यबन्तरूपम्, उपवेश्य इति णिजन्तयुक्तं रूपम् इति। अपि च द्वाराणि इत्यस्मिन् अट्कुप्वाङ्नुं व्यवायेपि इति सूत्रेण एव णत्वं भवति। प्रातिपदिकान्तनुं विभक्तिषु च इति एकं णत्वविधायकसूत्रम् अस्ति। प्रातिपदिकान्तनुं विभक्तिषु च इति सूत्रम् अस्ति, किन्तु तत् सूत्रं केवलं समस्तपदानां प्रसङ्गे एव कार्यं करोति। प्रातिपदिकान्तनुं विभक्तिषु च इति सूत्रेण समस्तपदेषु णत्वकार्यं भवति। तस्मिन् सूत्रे केवलं पदद्वयमस्ति, प्रातिपदिकान्तनुं विभक्तिषु इति एकं पदं, सप्तमी विभक्ति बहुवचनरूपं, च इति अन्यत् पदम्, अव्ययपदम् अस्ति। तस्मिन् सूत्रे पूर्वपदात् इति पदम् अनुवृत्तिरूपेण आयाति। आहत्य मम आशयः तत् सूत्रं केवलं समस्तपदानां कृते एव कार्यं करोति। द्वाराणि इति पदं समस्तपदं नास्ति, केवलं तत्र द्वार इति प्रातिपदिकमस्ति, सुबन्तपदं, किन्तु समस्तपदं तु नास्ति। प्रातिपदिकान्तनुं विभक्तिषु च इति सूत्रम् अवगन्तुं कानिचन समस्तपदानि वदामि। तेषु पदेषु तेन सूत्रेण णत्वं भवति। माषवापाणि, माषवापानि, अनेन सूत्रेण विकल्पेन णत्वं भवति। इति कृत्वा रूपद्वयं सिद्ध्यति, माषवापानि, माषवापाणि। एवमेव हर्षभावेन, हर्षभावेण इति रूपद्वयं सिद्ध्यति। एकं पदम् अन्यत् पदमस्ति, निर्हिमम् अव्ययीभावसमासयुक्तं पदमस्ति। निर्हिमम् इत्यत्र अव्ययीभावसमासः अस्ति, तस्य तृतीयाविभक्त्यन्तं पदं निर्हिमेण, निर्हिमेन इति रूपद्वयं सिद्ध्यति। निर् इति प्रादयः, प्रादयेषु अन्यतमं पदं निर् अस्ति। निर् इति प्रादयेषु अन्यतमं पदम् अस्ति, उपसर्गः अस्ति। उपसर्गः अपि पदमेव, उपसर्गस्यापि पदसंज्ञा अस्ति इति कारणतः निर् इत्यस्य पदसंज्ञा अस्ति। निर्हिमम् इत्यस्मिन् पदे निर् इति एकं पदं, तदर्थमेव तत्र अव्ययीभावसमासः भवति। निर्हिमम् इति समस्तपदमस्ति इति कृत्वा तस्मिन् समस्तपदे प्रातिपदिकान्तनुं विभक्तिषु च इति सूत्रेण णत्वं भवति। द्वाराणि इत्यस्मिन् पदे अट्कुप्वाङ्नुं व्यवायेपि इति सूत्रेण एव णत्वं भवति। किमर्थं चेत् रेफात् परं व्यवधानमस्ति इति कृत्वा अट्कुप्वाङ्नुं व्यवायेपि सूत्रेण णत्वं भवति इति विषयः। कथायाः प्रसङ्गे अद्य वयम् इतोपि किञ्चित् पठित्वा कथां समापयामः। तदर्थं द्वितीयं करपत्रम् अवलोकयन्तु। कर्णः प्रत्यवदत् इत्यस्मात् आरभ्य पठनीयम्। अरविन्द महोदय, भवान् पठतु। कर्णः प्रत्यवदत्। हे विप्रवर, सम्प्रति वर्षकालः प्रचलति। कर्णः अकारान्तपुल्लिङ्गं, प्रत्यवदत् वद् धातु प्रति इति उपसर्ग, भूतकालार्थे अवदत् इति योजनेन प्रत्यवदत् इकारस्य इको यणचि इति कृत्वा यव यकारस्य आदेशः भवति. हे विप्रवर इति सम्बोधन, विप्रवरः इति तदपि अकारान्तपुल्लिङ्गं विप्रवरः इति. विप्र इति पदस्य प्रसङ्गे भवान् किं जानाति, वदतु. विप्रव इति साधारणतया ब्राह्मण इति अर्थं सम्बोधयति. तस्मिन् वर इति श्रेष्ठस्थानं दत्तुम् इच्छति चेत् तस्य प्रयोगं भवति विप्रवरः इति सम्बोधने. अस्मिन् प्रसङ्गे मया एकः श्लोकः श्रुतः, जन्मना जायते शूद्रः, संस्कारात् द्विज उच्यते, वेदपाठात् भवेद् विप्रः, ब्रह्म जानाति इति ब्राह्मणः. विप्रः कः, ब्राह्मणः कः, द्विजः कः इत्युक्ते ब्राह्मणस्य बहवः अन्यनामानि सन्ति. द्विजः इत्युक्ते ब्राह्मणः, विप्रः इत्युक्ते अपि ब्राह्मणः. पर्यायवाचनः शब्दाः इव मन्यन्ते लोके, किन्तु तेषाम् अर्थभेदः अस्ति. जनाः जन्मना जायते शूद्रः, संस्कारात् द्विज उच्यते, वेदपाठात् भवेद् विप्रः, ब्रह्म जानाति इति ब्राह्मणः, वेदपठनात् विप्रः भवति इति विषयः. अत्र वर इति पदमस्ति खलु, वरशब्दस्य बहवः अर्थाः सन्ति. यद्यपि लोके विविधाः अर्थाः सन्ति, तथापि तेषु अर्थेषु प्रसिद्ध अर्थाः त्रयः प्रसिद्धार्थाः सन्ति. कथम् इत्युक्ते, विवाहादिषु जामाता इत्यस्मिन् अर्थे पुंलिङ्गे वरः इति शब्दः प्रसिद्धः. देवेभ्यः अनुग्रहरूपेण, देवेभ्यः अनुग्रहरूपेण यत् अस्माभिः प्राप्यते सः अपि वरः. वरः इति पुंलिङ्गशब्दः. जामाता इत्यस्मिन् अर्थे अपि वरः इति पदमस्ति. अनुग्रहरूपेण देवेभ्यः यः प्राप्यते सः अपि वरः एव. तृतीयः अर्थः अस्ति वरः इति, श्रेष्ठम् इत्यस्मिन् अर्थे वरशब्दस्य प्रयोगः भवति. श्रेष्ठ इत्यस्मिन् अर्थे वरशब्दस्य प्रयोगः भवति चेत् वाक्येषु तत्पदं विशेषणं भवति. इत्युक्ते वरं, वरम् इति कथनेन श्रेष्ठम् इति अर्थः. किन्तु विशेषणमस्ति इति कृत्वा त्रिषु लिङ्गेषु तस्य रूपाणि भवन्ति, वरं, वरा, वरः. तत् कार्यं वरं, तत् श्रेष्ठम् इति वक्तुं वरम् इति पदस्य प्रयोगः भवति. श्रेष्ठार्थकप्रयोगे वरः इति पदं कथम् आयाति, भवान् चिन्तयतु. अहं तु न जानामि, किन्तु वरान्, वरीयान्, वरिष्ठान् एवं श्रुतमस्ति मया. वरिष्ठः इति इष्टन् प्रत्ययान्तरूपम् अस्ति, वरीयान् इति इयसुन् प्रत्ययान्तरूपम् अस्ति. इयसुन् प्रत्ययः भिन्नः, इष्टन् प्रत्ययः भिन्नः. वरिष्ठः, गरिष्ठः, कनिष्ठः इत्यादीनि पदानि इष्टन् प्रत्ययान्तरूपाणि. गरीयान्, वरीयान्, गरीयान् इति पुंलिङ्गे भवति, गरीयसि इति स्त्रीलिङ्गे भवति, गरीयः इति नपुंसकलिङ्गे भवति. तानि पदानि इयसुन् प्रत्ययान्तपदानि. कम्पेरेटिव् डिग्रि अण्ड् सूपर्लेटिव् डिग्रि इति आङ्ग्लभाषया वदामः. किन्तु अत्र मम आशयः तु वरशब्दस्य त्रयः अर्थाः सन्ति. जामाता इत्यस्मिन् अर्थे अन्यः अर्थः अनुग्रहरूपेण देवाय यद् अस्माभिः प्राप्यते तत् वरः. किन्तु श्रेष्ठार्थकपदमपि वरशब्दस्य प्रसङ्गे अस्ति. इदं कार्यं कुर्मः चेत् वरम् इति साधारणतया वदामः. एवमेव सः कविः श्रेष्ठः इति वक्तुं शक्यते. श्रेष्ठः इति कथम् उत्पन्नं भवति? इष्टन् प्रत्ययान्तरूपाणि अकारान्तपदानि भवन्ति. पुंलिङ्गे अकारान्तप्रातिपदिकं सिद्ध्यति, नपुंसकलिङ्गे अपि अकारान्तप्रातिपदिकमेव, किन्तु स्त्रीलिङ्गे अकारान्तप्रातिपदिकं सिद्ध्यति. श्रेष्ठं, श्रेष्ठः, श्रेष्ठा इमानि पदानि इष्टन् प्रत्ययान्तरूपाणि. किन्तु अत्र विषयः कः, वर इति पदस्य बहवः अर्थाः सन्ति, किन्तु तेषु त्रयः अर्थाः प्रसिद्धाः. अग्रे चलतु भगिनि. वरः इत्युक्ते देवाद् वरं प्राप्नोति इति तत्र तत् अर्थमपि भवति न, वरः. तदेव अनुग्रहरूपेण देवेभ्यः यः प्राप्यते सः तु वरः एव. वरः इति पुंलिङ्गपदम् एव. जामाता इत्यस्मिन् अर्थे अपि वरः पुंलिङ्गपदमेव. किन्तु श्रेष्ठवाचकपदं भवति चेत् तदा विशेषणं भूत्वा त्रिषु लिङ्गेषु रूपाणि भवन्ति. भगिनि, इष्टं प्रत्ययः कीदृशः प्रत्ययः? तद्धित. धन्यवादः. इष्टन् इयसुन् प्रत्ययद्वयम्. इष्टन् प्रत्ययः सूपर्लेटिव् डिग्रि इत्यस्मिन् अर्थे भवति. इत्युक्ते बहुषु उत्तमः कः अथवा उत्तमः कः. केवलं पदार्थद्वयमेव अस्ति चेत् तदा इयसुन् प्रत्ययस्य प्रयोगः भवति. किन्तु बहवः पदार्थाः सन्ति, तेषु कः पदार्थः उत्तमः इति अवगन्तुं तत्र इष्टन् प्रत्ययस्य प्रयोगः भवति. किन्तु एतत् प्रत्ययद्वयं तद्धितान्तम्. धन्यवादः भगिनि. अग्रे करोतु महोदय. सम्प्रति इति अव्ययम्, अधुना इति अद्य इति अस्ति, वर्षकालः इति षष्टितत्पुरुषकालः अकारान्त अकारान्त नपुंसकलिङ्गं भवति वा वर्षकालम्? न न, अत्र कालः इति कालः इति पुल्लिङ्गे दत्तमस्ति, किन्तु तस्य नपुंसकलिङ्गमपि अस्ति वा? न, किमर्थं चेत् कालः समयः कालः इति पुंलिङ्गपदमेव. किन्तु यथा भवता उक्तम् इदं पदं समस्तपदं. वर्षा इति दीर्घ आकारान्तस्त्रीलिङ्गपदम् अस्ति. वर्षा इति दीर्घ आकारान्तपदमस्ति. वर्षायाः कालः इति षष्टितत्पुरुषसमासः भवितुम् अर्हति. वृष्टिः वृष्टिः इति अन्यत् पदमस्ति. वृष्टिः इति पदं क्तिन् प्रत्ययान्तपदमस्ति. वृष्टिः इति पदमपि स्त्रीलिङ्गपदमेव, वर्षा इति पदमपि स्त्रीलिङ्गपदमेव. अन्यत् पदमपि अस्ति, प्रावृट्. प्रावृट् इत्युक्ते वर्षाकालः. प्रावृट् इति पदं क्विप् प्रत्ययान्तपदम् अस्ति. प्रावृट् इति पदमपि स्त्रीलिङ्गपदमेव, किन्तु हलन्तशब्दः. क्विबन्तपदानि हलन्तानि भवन्ति. आहत्य वर्षा, वृष्टिः, प्रावृट् इत्यादीनि अन्यानि पर्यायवाचकपदानि भवन्ति. प्रचलति तस्मिन् प्रसङ्गे वदतु. प्रचलति प्रा उपसर्गपूर्वक चल् दातु तथा लोट् प्रथम एकवचनं चलति चलतः चलन्ति इति उपसर्गमस्ति. अत्र प्रा इति उपसर्गस्य योजनेन किं भवति? प्रकृष्टभावेन. भगिनी, केन् ऐ आस्क् यू वन् क्वेश्चन्? वदतु भगिनि. विप्र विप्र वर्ड्स् धातु इस् वपु वपु धातु? न जानामि. अस्तु अस्तु, धन्यवादः. विप्रः इति पुंलिङ्गशब्दः एव, किन्तु विप्र इति पदं कथं साधितम् इति मया न ज्ञातम्. धन्यवादः. कोऽपि वदतु. समस्तपदमस्ति वा विप्रवर? समस्तपदं विप्रेषु वरः इति वा? विप्रेषु भवति. विप्रेषु वरः इत्यस्मिन् अर्थे विग्रहवाक्यं भिन्नरीत्यापि वक्तुं शक्यते. विप्राणां वरः इत्यपि साधु भवति. द्विधा अपि विग्रहवाक्यं भवितुम् अर्हति. दृष्ट्वा वदामि, परा इति पुल्लिङ्गं वाचस्पतीयं दत्तमस्ति. वप् रन् प्रत्ययः पृष्टो उणादि उणादिप्रत्ययेन निर्मितम्. आम् अस्तु, धन्यवादाः. अत्र प्रचलति इति क्रियापदमस्ति खलु, अस्मिन् वाक्ये कर्मपदं किम्? वर्षकालः प्रचलति प्रचलति इति क्रियापद कर्मपदं कर्मपदं नास्ति. किमर्थं नास्ति इति चिन्तयामश्चेत् चल् धातुः अकर्मकधातुः. चलकम्पने इत्यस्मिन् अर्थे चलधातुः अस्ति. अकर्मकधातुः अस्ति इति कृत्वा कर्मपदं न सम्भवति. वर्षाकालः प्रचलति. सकर्मक अकर्मकधातूनां प्रसङ्गे किं ज्ञातव्यम्? प्रत्येकं धातोः अर्थः अस्ति. चल् धातोः अर्थः कम्पनम्. तत्र किं वक्तव्यम्? अकर्मकधातूनां प्रसङ्गे फलम् अपि च व्यापारः द्वयमपि कर्तरि एव भवति. फलम् अपि च व्यापारः केवलं कर्तरि एव भवति. व्यापाराश्रयः अपि कर्ता एव, फलाश्रयः अपि कर्ता एव. इत्युक्ते अकर्मकधातुषु व्यापाराश्रयः अपि च फलाश्रयः समानः. किन्तु सकर्मकधातुषु व्यापाराश्रयः भिन्नः, फलाश्रयः भिन्नः. इत्युक्ते सकर्मकधातुषु व्यापाराश्रयः कर्ता भवति, किन्तु फलाश्रयः कर्म भवति. इति अकर्मकसकर्मकयोः प्रसङ्गे ज्ञातव्यः अंशः. साधु महोदय, इदानीं भूमा भगिनी भवती वदतु. कुत्रापि शुष्कं काष्ठं न समुपलभ्यते. वर्षाकालः इति लिखितमस्ति, वर्षाकालः कदा भवति? कदा भवति? ग्रीष्म ऋतु वर्षाकालः श्रावण भाद्रपद श्रावण भाद्रपद आश्वयुज श्रावण भाद्रपद मासद्वयं वर्ष ऋतुः कुत्रापि कुत्र अपि सवर्णदीर्घसन्धि कुत्र अपि अव्ययम् अव्ययपदं कुत्रापि शुष्कं काष्ठं विशेषणविशेषभावः द्वितीयाविभक्ति. किमर्थं द्वितीयाविभक्ति? लभ्धातु सकर्मक लब्धातुः सकर्मकः एव, किन्तु अत्र पदं किम् उपलभ्यते? लभ्यते रूपमस्ति, आत्मनेपदरूपमस्ति, साधु एव, किन्तु लभ्यते इति कर्मणि लट् कर्मणि लट् कर्मणि लट् अस्ति चेत् इदानीम् अत्र शोभा भगिनी भवती विवृणोतु अस्मिन् वाक्ये शुष्कं काष्ठम् अनयोः विभक्तिः का? प्रथमा विभक्ति एव कर्मणि लट्. इतोपि वदतु. लभ्यते आत्मनेपदे. तत्र शुष्कः काष्ठं शुष्कः इति अस्ति, शुष्कं काष्ठं विशेषविशेषणं भवति इति मन्ये. तत्र काष्ठं तु नपुंसकलिङ्गे अस्ति, किन्तु शुष्कः भूमा भगिन्या यदुक्तं तत् साधु एव. अत्र काष्ठम् इति नपुंसकलिङ्गपदमस्ति, काष्ठं नपुंसि अस्ति इति कृत्वा शुष्कम् इति नपुंसकलिङ्गे एव भवति. तयोर्मध्ये विशेषणविशेषभावः अस्ति. विभक्तिः का? भूमा भगिनी भवती एव विवृणोतु. अत्र प्रथमः एव भवति भगिनी, क्षम्यतां. किमर्थं तत्र कर्मणि कर्मपदं प्रथमविभक्तौ भवति इति मम अवगमनम्. उत्तम. किं वक्तव्यं? कर्मणि प्रयोगे त्रीणि एकम् एकम् इति, त्रीणि एकम् एकम् इत्युक्ते कर्तृपदस्य तृतीयाविभक्तिः भवति, कर्मपदस्य प्रथमाविभक्तिः भवति, कर्मपदम् अनुसृत्य क्रियापदं सम्भवति. अस्मिन् वाक्ये कर्तृपदं न दत्तं, कर्तृपदस्य आवश्यकता नास्ति, केवलं कर्मपदमेव दत्तमस्ति. वाक्यं कर्मणि प्रयोगे अस्ति. सरलवाक्यं किं? काष्ठं न लभ्यते. उत्तमम्. काष्ठं न लभ्यते इति सरलवाक्यं. तत्र काष्ठम् इति पदं नपुंसकलिङ्गपदमस्ति, किन्तु अस्मिन् वाक्ये कर्मपदमस्ति. इदं वाक्यं कर्मणि प्रयोगे अस्ति. लब्धातोः प्रसङ्गे शोभा भगिनी इतोपि वदतु. न जानामि भगिनी, क्षम्यतां. चिन्ता मास्तु. कोऽपि वक्तुमिच्छति वा? नो चेत् अहं वदामि. लभते लभ्यते लभन्ति लभसे लभ्यते लभत्वे लभे लभामहे लभामहे इति रूपाणि. उत्तमं. किन्तु अत्र कर्मणि लट् रूपं दत्तमस्ति. लभ्यते लभ्येते लभ्यन्ते ईदृशरीत्या रूपाणि भवन्ति. कर्तरि लट् रूपं लभते अस्ति, किन्तु कर्मणि रूपम् अस्ति इति कृत्वा सार्वधातुके यक् इति सूत्रेण यक् प्रत्ययः विहितः भवति, अपि च कर्मणि रूपाणि आत्मनेपदिवत् भवन्ति. धातुः तु आत्मनेपदी धातुः एव, किन्तु सर्वाणि कर्मणि लट् रूपाणि आत्मनेपदिवत् भवन्ति. लभधातोः प्रसङ्गीतोपि ज्ञातव्याः अंशाः के? डुलभांश् इति धातोः रूपम् अस्ति. गीताञ्जलि भगिनी, डुलभांश् इत्यस्मात् लभधातोः रूपं साधयतु. डुलभांश् अत्र चुटु इति सूत्रेण अत्र आदिर्निटुडवः. क्षम्यताम् आदिर् क्षम्यतां भगिनि. आदिर्निटुडवः इति सूत्रेण इत्संज्ञा भूत्वा अपगच्छति. डूल किं भगिनि? डुलभांश् अस्ति. शकार तत्र तु हलन्त्यं सूत्रेण, अपि च स्वर अस्ति अनुनासिक उपदेशे अनुनासिक इत् इति सूत्रेण इत् भूत्वा अपगच्छति. क्षम्यतां भगिनी, किञ्चित् विस्मरामि. लब् एव तिष्ठति, आत्मनेपदी अस्ति चेत् लभते, लभेते, लभन्ते इति रूपाणि. सुन्दरम्. डुलभांश् इति धातोः मूलरूपं षकारः हलन्त्यम् इत्यनेन, अनुनासिक अकारः उपदेशजन्नासिक इत् इत्यनेन, डु इति वर्णसमुदायः आदिनिटवः इत्यनेन अपगच्छन्ति, तेन लभ् इति लौकिकधातोः रूपं सिद्ध्यति. पश्यन्तु, संलभ्यते इति कथनेन भिन्नार्थः, उपलभ्यते इति कथनेन भिन्नार्थः, समुपलभ्यते इत्युक्ते अत्र उपसर्गद्वयं दत्तमस्ति इति अत्र वार्ता. अपि च कुत्रापि इति पदमस्ति, यथा भगिन्या उक्तम् अव्ययपदमस्ति. कुत्र इति प्रश्नार्थकशब्दः, प्रश्नवाचकशब्दः. कुत्रापि स्थाने अन्यानि पदानि अपि योजयित्वा वक्तुं शक्यते. कुत्रापि स्थाने अन्यानि पदानि वक्तुं शक्यन्ते. कानि कानि पदानि इत्युक्ते, कुत्रचित् इति अपि साधु एव, कुत्रचन इति अपि साधु एव. नो चेत् एकं विशिष्टं पदमस्ति, क्वचित्, क्वचित् इति पदमपि अस्ति. ईदृशानि पदानि योजयित्वा इदमेव वाक्यं वदतु. कुत्रचित्, कुत्रचन, क्वचित्, इमानि त्रीणि पदानि योजयित्वा, भिन्नभिन्न पदानि योजयित्वा इदमेव वाक्यं वदतु. कुत्रचित् शुष्कं काष्ठं न समुपलभ्यते, कुत्रचन शुष्कः काष्ठः. अत्र शुष्कं काष्ठमेव, काष्ठं नपुंसकलिङ्गपदमेव. कुत्रचन शुष्कं काष्ठं न समुपलभ्यते वा? क्वचित्, क्वचिदपि, क्वचित् शुष्कं काष्ठं न समुपलभ्यते इति भवितुमर्हति. भगिनी, अत्र एकः प्रश्नः क्वचित् इत्यस्य कृते. क्वचित् इत्युक्ते किञ्चित् इति अपि इति भवति इति अर्थे भवति किल? क्वचित् इत्युक्ते कुत्रचित् एव. कुत्रचित् एव वा? अस्तु भगिनी, तत्र कुतः अपि भवितुमर्हति. कुतः, कुतः भिन्नं पदं, कुत्र भिन्नं पदं, कुत्र एव. किन्तु अत्र भवितुम् अर्हति कुतः शुष्कं काष्ठं न समुपलभ्य. कुत्रापि इति कथनेन अनिश्चितार्थकत्वं भवति, अनिश्चितार्थकस्थितिः अस्ति अत्र. कुतः इति कथनेन कुतः तत्र अर्थः भिद्यते, कुतः इति कथनेन फ्रम् वेर्, किन्तु कुत्रापि न लभ्यते. इत्युक्ते कुत्र लभ्यते इति निश्चयः तत्र नास्ति, निश्चयत्वेन वक्तुं न शक्यते, अनिश्चितार्थकत्वम् अस्ति. अपि अथवा चन अथवा चित् एतेषां पदानां योजनेन अनिश्चितार्थकत्वं तत्र सिद्ध्यति. कुत्रापि न लभ्यते, किन्तु कुतः न लभ्यते, तत्र अर्थः भिद्यते खलु. शुष्कं काष्ठं कुत्रापि न लभ्यते. अग्रे करोतु. यत्र कुत्रापि मिलिष्यति चेत्, भगिनी मम संशयः अस्ति भगिनि, अत्र मिलिष्यति अस्ति न, मिलुधातु तु मेलिष्यति इति मिलिष्यति कथं? मुद्रणदोषः एव, मेलिष्यति रूपमेव साधु. अत्र मेलिष्यति न साधु शब्दमेव. इतोपि तस्मिन् प्रसङ्गे अन्वेष्टव्यं, तस्मिन् प्रसङ्गे वदामि. भगिनी भवती वदतु अत्र किं लिखितम्, एकवारं पठतु. यत्र कुत्रापि मिलिष्यति चेत् तदानयने पुनः आर्द्रं भविष्यति. मिलिष्यति इति एकं पदं दत्तमस्ति. मिल् धातुः तुदादिगणे अस्ति. मिल् धातोः अर्धद्वयम् अस्ति. मिल् सङ्गमे इत्यस्मिन् अर्थे एकः धातुः अस्ति, मिल् श्लेषणे इत्यस्मिन् अर्थे अन्यः धातुः अस्ति. इत्युक्ते तयोः अर्थभेदः वर्तते. मिल् श्लेषणे एकः धातुः, मिल् सङ्गमे इति अन्यः धातुः अस्ति, किन्तु रूपं तु मेलिष्यति. मेलिष्यति रूपमेव साधु. मेलिष्यति इति रूपं मुद्रणदोषः भवति वा, नो चेत् तादृशं रूपमपि अस्ति वा इति अन्वेष्टव्यं. साधुरूपं मया किं श्रुतम् इत्युक्ते मेलिष्यति रूपमेव. व्याकरणप्रक्रियारूपेण अपि वयं दृष्ट्वा पश्यामः चेत् मेलिष्यति एव भवति भगिनि. उत्तमं. मिल् मिलुयोगस्यति भवति न, स्यति अर्थधातुकधातु, इष्यति तत्र इडागमपि भवति. सो मिलुयोग इष्य भवति, अर्थधातुकमस्ति, अतः पुगन्तलघुपतस्य च सूत्रेण मेल् इति भवति न, सो मेलिष्यति एव भवति. त्वयरूपमपि साधु भगिनि, तदादिगणि चेत् अर्थधातुकविकरणप्रत्ययः अस्ति. न न स अपित् विकरणप्रत्ययः अस्ति, गुणनिषेधः भवति. अन्यत् गोमती भगिन्या यदुक्तं तत् सर्वं साधु एव. पुनः चिन्तयतु भगिन्या किमुक्तं, मिल् धातुः इगुपधधातुः. इगुपधधातुः इत्युक्ते उपधायाम् इकवर्णः अस्ति. पश्चात् कीदृशप्रत्ययः अस्ति? लकारनिमित्तिकविकरणप्रत्ययः स्या अस्ति. तिप्रत्ययस्य रूपं ति अस्ति. स्यति इति प्रत्ययः धातोः परमस्ति. स्यति इति प्रत्ययः आर्धधातुकः. अत्र पुगन्तलघुपदस्य च इति सूत्रेण गुणकार्यं भूत्वा ह्रस्व इक्वर्णः उपधायाम् अस्ति इति कृत्वा इक्वर्णस्य गुणः भूत्वा तत्र मिल् मेल् भवति. आदेशप्रत्ययोः इति सूत्रेण मेलिष्यति इति रूपं सिद्ध्यति. गोमती भगिन्या साधु उक्तम्. अयं पुष्पा माता पुष्पादीश्चित् प्रक्रिया दृष्टवान्. तत्र रूपद्वयं दत्तमस्ति. मिल् औपदेशिक यत्र सङ्गम्यार्थे मेलिष्यति इति सम्यक्, किन्तु यत्र श्लेषणार्थे मिल् इति मिलितवान्, मिलित्वा, मिलिष्य, मिल् इति रूपं दत्तमस्ति. रूपद्वयम् अस्ति इति एव मम. मिल सङ्गमे इत्यस्मिन् अर्थे धातोः रूपं दत्तमस्ति चेत् मिल सङ्गमे इति धातोः रूपं तु मेलिष्यति एव भवति. अयं धातुः तुदादिगणे अस्ति. पुनः वदामि, तुदादिगणे एव धातुद्वयं वर्तते. तुदादिगणे शाविकरणप्रत्ययः अस्ति इति कृत्वा सार्वधातुकप्रक्रियायां गुणकार्यं न भवति इति कृत्वा मिलति इति रूपमेव भवति. किन्तु लृट्लकारप्रसङ्गे पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं भूत्वा अत्र मेलिष्यति रूपं भवति. किन्तु महोदयेन किमुक्तं, भिन्नार्थे श्लेषणे इत्यस्मिन् अर्थे अन्यधातुः अस्ति इति उक्तमस्ति. इतोपि चिन्तनीयं ईदृशं रूपमपि अस्ति वा इति किञ्चित् अन्वेष्टव्यम्. अपि च तद् आनयने, वदतु भगिनि. तत् आनयने, तदानयने सवर्णदीर्घसन्धि एव. उत्तमम्. आनयनम् इति पदस्य प्रसङ्गे वक्तुं शक्नोति वा? नी धातुतः सिद्ध्यति. आनयने आ उपसर्गपूर्वक, नयति लट्लकारे अस्ति. आनयनम् आनयने. उत्तमं, तदेव. अत्र सवर्णदीर्घसन्धिः अस्ति. प्रथमान्तं पदं तदानयनम् अत्र सप्तमी रूपं दत्तमस्ति. सप्तमी रूपम् आनयनम् इति पदस्य सप्तमी रूपम् आनयने. आ उपसर्गपूर्वकः नि धातुतः ल्युट् प्रत्ययस्य योजनेन आनयनम् इति रूपं सिद्ध्यति. किन्तु अत्र सप्तमी रूपं दत्तमस्ति. पुनः इति पदं रेफान्तव्ययं, तस्य प्रातिपदिकं पुनर्. यत्र कुत्रापि काष्ठं मिलिष्यति इति लिखितमस्ति, किन्तु वयं मेलिष्यति इति वदामः. यत्र कुत्रापि काष्ठं मेलिष्यति चेत् तस्य आनयने, काष्ठस्य आनयने वृष्टिः अस्ति चेत् अस्ति न, आर्द्रं भविष्यति. तद् आनयने इति अपि समस्तपदमेव. तत् आनयने इति तत्र रूपमस्ति. जस्त्वसन्धिः भूत्वा तदानयने भवति. प्रातिपदिकं तु तद्देव, दकारान्तशब्दः एव. तद् इति दकारान्तशब्दः. समस्तपदनिर्माणप्रसङ्गे केवलं प्रातिपदिकम् एव स्वीकर्तव्यम्. अत्र प्रातिपदिकं तद् अस्ति, दकारान्तप्रातिपदिकमस्ति. विग्रहवाक्यं तु तस्य आनयनं, षष्टितत्पुरुषसमासः भवितुमर्हति. काष्ठम् आर्द्रं भविष्यति, भूधातोः रूपमेव भविष्यति. भविष्यति अस् धातोः रूपमपि भविष्यति एव. उत्तम. काष्ठम् इत्यस्य एथः इति अन्यत् पदमपि अस्ति न, एथः एथस् इति सकारान्तपदम्. एथस् सकारान्तपदम्. उत्तमं. पूर्वं किं पदं दत्तमस्ति? दारु. दारु इति नपुंसकलिङ्गपदम्, उकारान्तपदम् अस्ति. काष्ठम् इति अकारान्तपदं, किन्तु भगिन्या यदुक्तं सकारान्तपदम्. प्रथमाविभक्ति एकवचनरूपम् एधः, किन्तु सकारान्तप्रातिपदिकम् एधस्. समुपलभ्यते, संयोगः उपयोगः लब्धातुतः निर्मितं पदम् इदम्. इदानीं गोमती भगिनी भवती वदतु अग्रे किं लिखितम्. भवान् केवलं शुष्कं काष्ठम् अभिलषति. कर्णः विप्रम् उद्दिश्य अत्र वदति भवान् भवान् इत्युक्ते विप्रं प्रति केवलं शुष्कं काष्ठम् अभिलभ केवलम् इति अव्ययमस्ति केवलम् एकमात्रं शुष्कं काष्ठमात्रम् इत्यर्थे भवति शुष्कं काष्ठम् अस्माभिः दृष्टं पूर्वम् अभिलषति तत् लट् रूपमस्ति प्रथमपुरुष एकवचनम् अभियोगः लषुधातुः कान्तौ इत्यर्थे उभयपदिधातुः अत्र परस्मैपदीरूपं भादिगणीयधातुः अस्ति सकर्मकधातुः अस्ति शुष्कं काष्ठम् अत्र द्वितीयविभक्तौ अस्ति भवान् केवलं शुष्कं काष्ठम् अभिलषति इति कर्णं कृष्णम् उद्दिश्य उक्तवान् उत्तमम् अग्रिमं वाक्यम् अतः उपायान्तराभावात् उपाय अन्तरा अभावात् एतानि वस्तूनि विखण्डितवान् अतः तत्कारणेन तद् अव्ययमस्ति उपाय अनन्तर अभावात् न भगिनि तत्कारणेन इति भगिनी उक्तवती तत्कारणेन इति पदमपि समस्तपदमेव पृथक्तया वक्तुमिच्छामश्चेत् तेन कारणेन अथवा तस्मात् कारणात् इत्यपि भवितुमर्हति किन्तु भगिन्या यदुक्तं तत्कारणेन इति पदमपि समस्तपदमेव अत्र एकं समस्तपदमस्ति उपायान्तराभावात् अत्र पदस्य रूपं पञ्चमीरूपम् अस्ति प्रामात् इव भावात् इति पञ्चमीरूपम् अस्ति किन्तु समस्तपदमस्ति उपायान्तरम् इति एकं पदम् अभावः इति अन्यत् पदमस्ति अत्र उपायान्तरम् इति एकं पदम् अभावः इति अन्यत् पदम् उपायान्तरम् इति कीदृशं पदम् इति परिशीलनीयम् उपायान्तरम् इति पदं समस्तपदमेव मयूरव्यंसकादयश्च इति सूत्रेण मयूरव्यंसकादि तत्पुरुषसमासः अस्ति उपायान्तरम् इत्यस्मिन् पदे ईदृशानि पदानि अन्यानि कानिचन पदानि सन्ति कथं देशान्तरम् इति कथनेन अन्यः देशः इति अर्थः तत्र विग्रहवाक्यम् अन्यः देशः इति वक्तव्यं राजान्तरम् इति कथनेन अन्यः राजा इति वक्तव्यं मार्गान्तरम् इति कथनेन अन्यः मार्गः इति वक्तव्यम् अत्र उपायान्तरम् इति लिखितमस्ति अन्यः उपायः विषयान्तरम् अपि अस्ति भगिनि उत्तमम् अन्यः विषयः अत्र उपायान्तरम् इति कथनेन अन्यः उपायः इति विग्रहवाक्यम् उपायान्तरम् इति पदस्य प्रसङ्गे भवति तत्पश्चात् अभावात् इति लिखितमस्ति अभावः गोमती भगिनी वदतु अभावः इत्युक्ते तत्र अस्तित्वं नास्ति प्रसक्तिः नास्ति द्रव्यं नास्ति इति अभावात् अभावः इत्यपि समस्तपदमेव अभावः इत्यस्मिन् कीदृशसमासः अस्ति नञ्तत्पुरुषः उत्तमं नञ्तत्पुरुषसमासः अस्ति भूधातोः रूपमेव भावः भूधातुतः भावः इति तत्र भू इति ऊकारः अस्ति वृद्धिः भूत्वा किं भवति भू भौ भवति पश्चात् घञ् प्रत्ययस्य अकारः अस्ति तदा यान्तवान्तादेशसन्धिः भूत्वा तत्र आव् आदेशः भवति इति कृत्वा भाव् इति भाव इति प्रातिपदिकं सिद्ध्यति किन्तु अत्र पदमस्ति अभावः इति समस्तपदं समस्तपदस्य पञ्चम्यन्तिं रूपम् अत्र दत्तमस्ति अभावात् उपायान्तरस्य अभावात् इत्युक्ते अस्मिन् समस्तपदे बहूनि पदानि सन्ति योजयित्वा समस्तपदस्य निर्माणं कृतमस्ति अत्र उपायान्तरम् इति एकं पदम् अभावः इति अन्यत् पदं तयोः मेलनेन उपायान्तराभावः इति प्रथमान्तं पदं सिद्ध्यति अत्र षष्टितत्पुरुषसमासस्य गर्भे अन्ये समासाः सन्ति उपायान्तरस्य अभावः इति वक्तव्यमस्ति उपायान्तराभावात् इति कथनेन अत्र अर्थः कः अन्य किमपि उपायः नास्ति अतः अन्यः कोऽपि उपायः मम पार्श्वे नास्ति अतः एतानि वस्तूनि विखण्डितवान् उत्तमम् एतानि एतद् दकरन्द एतद् प्रातिपदिकस्य तत्र एतानि वस्तूनि विखण्डितवान् द्वितीयविभक्तिः अस्ति वस्तूनि इत्यस्य विशेषणपदमस्ति एतानि वस्तूनि वस्तु इति उकारान्त नपुंसकलिङ्ग पदं वस्तूनि तदपि बहुवचनरूपं द्वितीया विभक्तिः विखण्डितवान् तत्र योगः खण्ड्युम् इति औपदेशिकः तत्र विकारः अनुनासितः अस्ति इदितोनं धातोः इति सूचेन तत्र निमागमः भवति इदितोः निमागमः भवति खण्ड् इति भवति अनन्तरं नश्च पदान्तस्य शरीरसूत्रेण लकारस्य अनुस्वारः खण्ड् इति भवति अनुस्वारस्य हि परसवर्णे इति सूत्रेण परसवर्ण दकारस्य परसवर्ण खण्ड इति भवति वियोग खण्ड योग तवतु प्रत्ययः विखण्डयोगः तवतु ककारस्य इत्प्रज्ञां कृत्वा अपगच्छति खण्डपि सेत् अस्ति तवतु अपि सेत् अस्ति अतः इत आगमः विखण्डि तवत् विखण्डितवत् इति प्रातिपदिकं विखण्डितवान् इति पुल्लिङ्ग एकवचनरूपम् एतानि वस्तूनि विखण्डितवान् खण्डनं कृतवान् इत्युक्ते तस्य पृथक् पृथक् काष्ठं कृतवान् किमपि एवमेव साधु उक्तवती भगिनी तदेव उपायान्तरम् इत्यस्मिन् पदे मयूरव्यंसकादि समासः अस्ति तस्य अर्थः कः विशिष्टसूत्राणां द्वारा समस्तपदानि सिद्ध्यन्ति इत्युक्ते समासविधायकसूत्राणि सन्ति किन्तु मयूरव्यंसकादि तत्पुरुषसमासस्य प्रसङ्गे सामान्यनियमेन समासविधायकसूत्रेण यत्र यत्र समस्तपदं न सिद्ध्यति तत्र तत्र तानि पदानि मयूरव्यंसकादिगणे स्थापितानि इत्युक्ते यत्र सामान्य समासविधायकसूत्रेण समस्तपदस्य निर्माणं न भवति समस्तपदं न सिद्ध्यति तस्मिन् सन्दर्भे तानि पदानि मयूरव्यंसकादिगणे स्थापितानि तस्मिन् गणे बहवः शब्दाः सन्ति समासविधायकसूत्रं कार्यं न करोति केवलं तत्पुरुषसमासः तत्र भवति इति अग्रे गन्तव्यं किञ्च इत्यस्मात् आरभ्य वक्तव्यं साधु भगिनी गीताञ्जलिभगिनी भवती करोतु प्रयत्नं करोमि भगिनि किञ्च एतानि द्रव्याणि कालान्तरे पुनः निर्मितानि भविष्यन्ति किञ्च इति किं योगः च कृत्वा अव्ययपदं भवति अत्र एतानि द्रव्याणि कालान्तरे पुनः निर्मितानि भविष्यन्ति इत्युक्ते एतानि तु सर्वनामपदं नपुंसकलिङ्गं विशेषणपदम् एतानि द्रव्याणि द्रव्याणि विशेष्यपदं नपुंसकलिङ्गं बहुवचनम् कालान्तरे सप्तमी अस्ति कालान्तरे पुनः निर्मितानि पुनः अपि अव्ययपदं निर्मितानि भविष्यन्ति तु लुट् अस्ति बहुवचनरूपं निर्मितानि अपि द्रव्याणि निर्मितानि इत्युक्ते अपि किं वदामि भगिनी विशेषण तु नास्ति विशेषणमेव विशेषणपदम् इत्युक्ते एतानि द्रव्याणि निर्मितानि विशेषणद्वयम् अस्ति तत्र कालान्तरे पुनः भविष्यन्ति इति वाक्यम् अस्ति भगिनी उत्तमम् अत्र किञ्च इत्यत्र आदौ किम् इति मकारान्तशब्दः, मकारान्तशब्दः अस्ति इति कृत्वा प्रातिपदिकं किम् अस्ति, मकारस्य स्थाने आदौ अनुस्वारः आयाति, पश्चात् अनुस्वारस्य स्थाने परसवर्णादेशं कृत्वा अत्र लिखितम् अस्ति. तदर्थमेव एवं रीत्या अत्र दृश्यते किञ्च इति. एतानि तस्य प्रातिपदिकं किम्? एतत् द्रव्याणि अणत्वं किमर्थम्? द्रव्याणि रेफा अस्ति तत्र, द्रु तत्र निमित्तम् अस्ति, वकार यकार अट्कुपाङ्व्यवायेपि इति सूत्रेण मध्ये आयाति चेत् अपि बाधा न करोति, अकार अपि बाधा न करोति चेत्, रसाभ्यां नोणः समानपदे बाधा नास्ति चेत् णत्वं भवति तत्र. अत्र रसाभ्यां नोणः इत्यनेन न भवति, रसाभ्यां नोणः इति अनुवृत्तिसहितरूपम् आयाति अट्कुभ्यां नुङ्गवायति इति सूत्रेण, तत्कारणेन णत्वं भवति इति वदामि भगिनि. उत्तमं. यथा देशान्तरं तथा एव अत्र कालान्तरम् इति पदमपि समस्तपदमेव. तत्र अन्यः कालः इति विग्रहवाक्यं वक्तव्यं भवति. अत्र सप्तमी रूपं दत्तमस्ति. पुनर् इति रेफान्तव्ययमस्ति. निर्मिता इति पदं क्तान्तरूपं. निर्मिता इत्यत्र धातोः रूपं किम्? निर् इति उपसर्ग अस्ति, न जानामि अहं. मित् धातुः अस्ति वा? मिल् मा धातुः अस्ति. अदादिगणे मा धातोः रूपं माति. माति इति लट्लकाररूपम् अस्ति. मा धातुतः निर्मितं लट्लकाररूपं माति. मा धातुतः निर्मितं ल्युडन्तपदं मानम्. निर् उपसर्गस्य योजनेन निर्माणम् इति भवति. एवमेव अत्र निर् उपसर्गः अस्ति. मा धातुतः क्ताप्रत्ययस्य योजनेन मेता इति रूपं सिद्ध्यति. किमर्थम् एवं भवति इति पश्यामश्चेत् तत्र एकं विशिष्टं सूत्रम् अस्माभिः ज्ञातव्यम्. द्यतिस्यति मास्थाम् इत्तिकिति इति एकं सूत्रमस्ति. तेन सूत्रेण मा धातुः दीर्घ आकारान्तधातुः अस्ति चेदपि अत्र क्ताप्रत्ययः कित् प्रत्ययः, कित् प्रत्ययः परः अस्ति इति कारणतः तेन विशिष्टसूत्रेण इकारादेशः भवति इति कृत्वा मेता इति रूपं. मा धातोः क्तान्तरूपं मित, मा धातोः क्तवत्वन्तरूपं मितवत् अथवा मितवान्. दीर्घ आकारान्तधातुः अयं धातुः. यथा स्था धातोः रूपं स्थिता, मा धातोः रूपं मिता, किन्तु उपसर्गः योजनीयः. तेन निर्मिता इति प्रातिपदिकं, किन्तु निर्मितानि इति बहुवचनरूपं. द्रव्याणि इत्यस्य विशेषणं भवति. अस्मिन् वाक्ये कर्मपदं नास्ति. इदं वाक्यं कर्तरिप्रयोगे अस्ति किन्तु कर्मपदम् अस्मिन् वाक्ये नास्ति. किमर्थं चेत् भूधातुः अपि अकर्मकः. द्रव्याणि पुनः निर्मितानि भविष्यन्ति. अग्रे करोतु. एतेषां विनाशेन मयि खेदः नास्ति. एतेषाम् इत्युक्ते एतानि द्रव्याणि यत् विनाशं कृतवान् तत्र षष्ठी बहुवचनम्. एतेषां विनाशेन तु तृतीय अस्ति. विनाशेन मयि खेदः नास्ति. मयि सप्तमी अस्ति. मयि खेदः नास्ति इत्युक्ते मयि इति सप्तम्याम् अस्ति, किन्तु प्रातिपदिकं किम्? अस्मत्. उत्तमं. खिद् धातोः रूपमेव खेदः खलु? आं भगिनि, खिद् धातुतः खेदः यथा कथं निष्पन्नं भवति? भिद् अस्ति चेत् भेदः. भिद् अस्ति चेत् गुण भूत्वा खिद् खेद् भवति इति. घञ् इत्युक्ते पुंलिङ्गं पदं निष्पन्नं भवति. विनाशः अपि घञन्तन् रूपमेव. वि उपसर्गपूर्वकः. नश् धातोः रूपमेव नाशः. विनाशः भवति भगिनि, नश् नश्यति. उत्तमं. दिवादिगणीयधातुः नश् धातोः रूपमेव नश्यति. नश्यति इति लट्लकाररूपं, किन्तु अत्र नाशः इति लिखितमस्ति. घञन्तरूपं विनाशः. विनाशेन किं भवति? विनाशेन किमपि खेद न भवति तत्र, अस्ति तत्र इति एव. उत्तमं. विनाशः इत्युक्ते अदर्शनम् अथवा ध्वंसः. विनाशः इत्युक्ते अदर्शनं, नश्यति इत्युक्ते अदर्शनं भवति. एतेषां वस्तूनां विनाशेन मयि विचारः नास्ति, खेदः नास्ति, दुःखं नास्ति, शोकः नास्ति, बाधा नास्ति, अप्रसन्नता नास्ति. इमानि भिन्नानि पदानि, बाधा, अप्रसन्नता इति पदद्वयम्, आकारान्तपदद्वयं, दुःखं नपुंसकलिङ्गपदं, विचारः शोकः इति पुंलिङ्गम्. अग्रे वदतु. अग्रिमवाक्यं, परन्तु इतः अतिथिः रिक्तहस्तः निवर्तिष्यते चेत् एतस्य कष्टं मम हृदं भ्रशं परिपीडयिष्यति इति सः वदति. परन्तु तु अव्ययपदम्, इतः अपि अव्ययपदम्, इत्युक्ते पञ्चम्यार्थक अस्ति. इतः अतिथिः इति तु कर्तृपदम्, इतः इति अत्र लिखितमस्ति, भिन्नं पदं योजयित्वा वक्तुं शक्यते वा? इतः इत्युक्ते इदानीं तु नास्ति, किन्तु अस्मिन् इतः इत्यस्मिन् स्थाने अस्मात् प्रदेशात् अथवा मम गृहतः इत्यपि योजयितुं शक्यते खलु? अभ्यासपुस्तके वयं किं पठितवन्तः? अत्रतः इति न वक्तव्यम्. अत्रतः इति असाधुरूपम्. अत्रतः इत्यस्मिन् स्थाने किं वक्तव्यम्? इतः. तत्रतः इति न वक्तव्यं. किं वक्तव्यं? ततः इति वक्तव्यं. कुत्रतः इति न वक्तव्यं, कुतः इति वक्तव्यं खलु? अस्मिन् स्थानतः अपि समीचीनम्, उत्तमम्. स्थानतः इति पञ्चम्यन्तम् अस्ति, तदर्थं तस्मात् पूर्वं पञ्चमी विभक्तेः प्रयोगः भवति. अस्मिन् स्थानात् इति अपि, अस्मात् स्थानात्, अस्मात् स्थानात् क्षम्यतां भगिनि. अत्र अतिथिः इति पदमस्ति, भवती किं जानाति अस्मिन् प्रसङ्गे? अतिथिः इत्युक्ते, अतिथिः इत्युक्ते यस्य आगमनं न, तस्य ज्ञानं नास्ति चेत् अतिथिः इत्युक्ते, तिथि किमपि न मनसि तिष्ठति चेत्, कोऽपि आयाति चेत् अतिथिः इति अर्थः अस्ति. अतिथिः तिन् प्रत्यय भगिनि, न जानामि. अहमपि सम्यक् न जानामि. अहं यद् जानामि तद् वदामि. गृहागतः इति अर्थः भवति. सः तिथिं दृष्ट्वा न आगच्छति. आगच्छति चेदपि पञ्चदशदिनानन्तरं पुनः न आगच्छति. आगच्छति चेत् सः इमिडियेट्लि गच्छति अपि, पुनः पञ्चदशदिनानन्तरं न आगच्छति. आफ्टर्वर्ड्स् ओन्लि आगच्छति. तिथिं दृष्ट्वा न आगच्छति. पुनः इमिडियेट्लि गच्छति वा? द्वे दिनानन्तरं गच्छति चेत् हि गोस् इमिडियेट्लि मीन्स् नाट् एस् सून् एस् हि कम्स् हि डज़न्ट् गो बेक्. He stays for a day or two and then he goes back. And then he doesn't come back again for another 15 days, it seems. Dhanyavadah. Maya kim pathitam ichukte atati gachati na tishthati. Iti atidhihi ichukte atati gachati na tishthati. Iti asmin vakye atidhihi riktahastaha tayor madhye विशेषणविशेष्यभावः अस्ति. अतिथिः इति पुंलिङ्गपदमस्ति, तदर्थमेव अतिथिशब्दस्य विशेषणं रिक्तहस्तः. रिक्तहस्तः इत्यस्मिन् पदे बहुव्रीहिसमासः अस्ति. साधारणतया बहुव्रीहिसमासयुक्तानि पदानि विशेषणानि भवन्ति. अतिथिः इति पदस्य विशेषणमेव रिक्तहस्तः. रिक्तः हस्तः यस्य सः इति विग्रहवाक्यं वक्तव्यं भवति. रिक्तहस्तः इति पुंलिङ्गे अस्ति. बहुव्रीहिसमासयुक्तानि पदानि त्रिषु लिङ्गेषु सम्भवन्ति. रिक्तहस्तं मित्रं, रिक्तहस्तः पुरुषः, रिक्तहस्ता महिला. रिक्तहस्ता महिला इत्युक्ते धनशून्या महिला इति अत्र बहुव्रीहि समासः अस्ति इति वार्ता. साधु भगिनी, इदानीं निवर्तिष्यते इत्यस्मिन् प्रसङ्गे सूरीकुमारी भगिनी भवती वदतु. नियोगः वर्तते. साधु भगिनी, नियो उपसर्गयुचित वर्तते. लुट्लकार वर्तिष्यते. अत्र पश्यतु, वृत् धातोः रूपमेव, वृत् धातोः लट्लकाररूपं वर्तते. अत्र लृट्लकाररूपं लिखितम् अस्ति. कर्तरीरूपमपि वर्तिष्यते एव, कर्मणीरूपमपि वर्तिष्यते एव इति अत्र ज्ञातव्यः अंशः. भवन्तः सर्वे जानन्ति एव, कर्मणिरूपाणि अपि दशसु लकारेषु सम्भवन्ति. कर्मणीरूपाणामपि दशलकाराः भवितुमर्हन्ति. अत्र वर्तिष्यते इति रूपं कर्तरीरूपम् अपि च कर्मणिरूपं द्वयमपि समानमेव, किन्तु अत्र नि उपसर्गः अस्ति. इतोपि वदतु. निवर्तिष्यते चेत् एतस्य कष्टं मम हृदं भृशं परिपीडयिष्यति. रिक्तहस्तः निवर्तिष्यते चेत् एतस्य एतस्य कष्टं मम हृदं भृशं परिपीडयिष्यति. भवान् रिक्तहस्तः इतः निर्गमिष्यति चेत् तत् कष्टं मम हृदं भृशं परिपीडयिष्यति. हृदम् इति पदम् अत्र दत्तमस्ति, किन्तु अहं किं दृष्टवती इत्युक्ते हृद् इति दकारान्तपदमस्ति. हृदयम् इति पदं वयं सर्वे जानीमः एव. हृदयम् इति अकारान्त नपुंसकलिङ्गपदं. रूपाणि वदतु. हृदयं हृदयं हृदये हृदयानि. तत्र णत्वं भवति वा हृदयानि इत्यत्र? हृदयानि न भगिनि. किमर्थं न भवति? औ हृदयानि नुम् विभक्त अस्ति चेत् भवति. हृदयानि इति दन्तिनकार निमित्तं नास्ति. निमित्तम् अस्ति हुरु इति कथनेन, ऋकारस्यापि रेफांशः अस्ति. ओ या हृदयानि हृदयानि इत्यत्र दन्त्यनकारयुक्तं रूपमेव साधु. हृदयानि तत्र दकारः बाधकवर्णः. दकारः बाधकवर्णः अस्ति इति कृत्वा निमित्तम् अस्ति चेदपि णत्वं न भवति इति तत्र वार्ता. अत्र किं पदं दत्तम् अस्ति? हृदम् इति लिखितम् अस्ति. हृदयम् इत्यस्मिन् स्थाने हृद् इति दकारान्त प्रातिपदिकं दकारान्तपदं नपुंसकलिङ्गपदमेव. हृदयमपि नपुंसकलिङ्गपदमेव, हृदपि दकारान्त नपुंसकलिङ्गपदमेव, किन्तु तस्य रूपाणि एवं भवन्ति. हृत् हृदि हृन्दि, हृत् हृदि हृन्दि ईदृशानि रूपाणि भवन्ति. किन्तु अत्र हृदम् इति लिखितमस्ति, किमर्थम् इति चिन्तनीयम्. हृद् इति दकारान्तपदस्य द्वितीयाविभक्ति एकवचनरूपमपि हृत् एव, किन्तु अत्र हृदम् इति किमर्थं लिखितम् इति अपि परिशीलनीयम्. भृशम् इत्युक्ते न जानामि. अधिकम् ओके. अधिकां पीडाम् अनुभविष्यामि. भगिनि, वृषि धातु इस् वृषि सुरादिगणे अस्ति. पदं कथं साधितम् इति अहं न जानामि, किन्तु भृशम् इत्युक्ते अधिकम् अव्ययपदमेव. अस्तु भगिनि, अव्ययपदम् अस्ति. अतिथिः रिक्तहस्तः भूत्वा इतः निर्गमिष्यति चेत् मम मनसि बाधा उत्पद्यते, मम मनसि दुःखं सञ्जायते. परिपीडयिष्यति इति लृट्लकाररूपं, परि उपसर्गपूर्वकः, पीड् धातुः अस्ति. अग्रे करोतु भगिनि. अत्र पीड् चुरादिगणीयधातुः न, पीडयति इति. आम्, पेडयिष्यति भवेत् न तत्र अपि इस्य इडागम भवति स्या भवति गन्धलघुपदस्य किमर्थं कार्यं न करोति अत्र अत्र लघुपदं नास्ति धन्यवादः भगिनि आम् आं लघु नास्ति सूर्यकुमारी भगिनी करोतु इदं भगिनि मम पार्श्वे नास्ति चिन्ता मास्तु शोभा भगिनी भवती करोतु आं भगिनि तत्र एवम् उक्त्वा इति इत्यस्य एवम् उक्त्वा कर्णः सेवकान् आहूय ब्राह्मणेन सह काष्ठभारं प्रेषितवान् तत्र एवम् इति अव्ययपदम् ईरीत्या इति वक्तुं शक्नुमः वा ईदृशम् उक्त्वा एवम् उक्त्वा तत्र उक्त्वा इत्यस्मिन् वद् धातुः वच् ओ अस्तु तत् तत्र किञ्चित् क्लेशः अस्ति तत्र ककारः आगतः इति वच् इत्यस्य त्वान्ते उक्त्वा इति भवति वच् धातोः रूपमेव उक्त्वा वद् धातोः रूपम् उदित्वा हा तत्र भगिनी वच् योगः त्वा भवति चेत् चोः कुः कार्यं करोति वा तस्मात् पूर्वं सम्प्रसारणकार्यं भवति आम् वच् धातुः सम्प्रसारणी धातुः इति कृत्वा तत्र सम्प्रसारणकार्यं भूत्वा वच् उच् भवति अन्यानि सोपानानि अपि सन्ति उक्त्वा इति वच् धातोः रूपम् अस्ति अग्रे वदतु कर्णः सेवकान् तत्र सेवकान् इति द्वितीयविभक्तौ बहुवचने आहूय तत्र ह्वे ह्वे इति धातुः आ उपसर्गपूर्वकम् आम् आङ् योगः ह्वे इति आहूय इति लेबन्तपदं तत्र लेबन्तरूपम् आहूय ब्राह्मणेन इति तृतीयविभक्तौ एकवचने ब्राह्मणेन सह इति उपपदविभक्तिः इति काष्ठभारं तत्र समस्तपदं काष्ठम् इति पदं तत्र कथं भवति इति काष्ठस्य भारं वा भगिनी तत्र प्रेषितवान् इति तवतु प्रत्ययः प्रा उपसर्गपूर्वकः भगिनी प्रेषितवान् इति भवति प्रेषितवान् इति तवतु रूपम् अत्र प्रेषुरु इति अस्ति अनुनासिक ऋकारः धातौ इति संज्ञकवर्णः अस्ति उपदेशनासिके इत्यनेन तस्य लोपः भूत्वा प्रेष् इति लौकिकधातोः रूपं सिध्यति ब्राह्मणेन सह इति उपपदतृतीयाविभक्तिः तस्मिन् स्थाने ब्राह्मणेन साकं ब्राह्मणेन सार्धम् अपि भवति अपि च आहूय इति पदनिर्माणप्रसङ्गे किं भवति इति एकवारं स्मारयामि ह्वे धातुः अस्ति ह्वे इति कथनेन एकारः अस्ति आदेश उपदेशे शिति इति सूत्रेण ह्वा भवति ह्वा इति रूपं तत्र सिध्यति तत्पश्चात् सम्प्रसारणकार्यं भवति वचिस्वपि यजादीनां किति इति सूत्रेण सम्प्रसारणकार्यं भूत्वा वकारस्य स्थाने ऊकारः आयाति तत्पश्चात् सम्प्रसारणाच्च इति सूत्रेण पूर्वरूपादेशः भूत्वा ऊकारः एव तत्र तिष्ठति पश्चात् ऊकारस्य दीर्घत्वं भवति अत्र हू इति रूपम् आयाति कथम् इत्युक्ते हलः इति सूत्रेण ह्रस्व उकारस्य दीर्घत्वं भूत्वा हूय इति रूपं सिध्यति आ उपसर्गपूर्वकः हूय इति रूपं तत्र सिध्यति अत्र या इति रूपम् अस्ति या इति रूपं ल्यप् इत्यस्मात् आगतम् आयोगः हूयोगः य तत्र हू इति रूपं कथम् आगतम् इति अवगन्तुं सूत्रत्रयम् आवश्यकम् सूत्रत्रयं किम् इत्युक्ते वचिस्वपि यजादीनां किति इति एकं सूत्रं सम्प्रसारणाच्च इति अन्यत् सूत्रं हलः इति तृतीयं सूत्रं त्रयाणां सूत्राणाम् आधारेण ह्वे इति धातुतः हू इति रूपं सिध्यति इति अत्र वार्ता अत्र किप् कुत्र अस्ति वचिस्वपि यजादीनां किति अत्र तु कित् न दृष्टम्। क्त्वा प्रत्ययः अस्ति खलु, ल्यप्रत्ययः क्त्वा प्रत्ययस्य स्थाने आयाति। अवगच्छामि, इदानीम् अवगच्छामि। प्रथमं क्त्वा प्रत्ययः कित् प्रत्ययः अस्ति, तत्रैकं सूत्रमस्ति समासे अनै पूर्वे ल्यप्, क्त्वा इति प्रत्ययस्य स्थाने ल्यप् आयाति इति कृत्वा कित्त्वम् अध्यारोप्यते इति मम चिन्तनं। धन्यवादः भगिनि। इतोपि किमस्ति भगिनि वदतु। तत्र प्रेषितवान् इति अभवत्, ब्राह्मणरूपः, ब्राह्मणरूपः भगवान् अपि यशस्वी भव इति कर्णाय आशिष्यं प्रदाय अर्जुनेन सह निरगच्छत्। ब्राह्मणरूपः भगवान् तत्र यः ब्राह्मणरूपे स्थः इति तान्तपदम् इति मन्ये, भगवान् श्रीकृष्णः तत्र ब्राह्मणरूपे आगतवान्, अतः तत्र ब्राह्मणरूपः भगवान् इति विवरणं दत्तम्। अपि यशस्वी भव इति कर्णाय आशिषं प्रदाय अर्जुनेन सह निरगच्छत्। तत्र अपि इति अव्ययपदम्, अपि च यशस्वी भव इति तत्र बहुव्रीहिः समासः इति मन्ये भगिनि। यशस्वी भव इति, यशस्वी इति प्रथमाविभक्ति एकवचनरूपम् अस्ति, किन्तु तस्य प्रातिपदिकं किम्? यशस्, यशस् नास्ति अत्र, प्रातिपदिकमस्ति यशस्विन्। ओ अस्तु, यशस्विन् गुणीशब्दवत्। अस्तु, योगी गुणी शब्दवत् अस्तु। यशस्विन् यशस्वी इति पुंलिङ्गे प्रथमविभक्तौ एकवचने। उत्तमं। ब्राह्मणरूपः भगवान् अनयोर्मध्ये विशेषणविशेष्यभावः अस्ति, यशस्वी भव इत्यत्र यशस्विन् इति प्रातिपदिकमस्ति, इनि प्रत्ययान्तरूपम् अस्ति, यस्मिन् गुणाः सन्ति सः गुणी, तथा एव अत्र यशस्वी, यशस्वी भव इति आशिषं प्रदाय। किमर्थम् अत्र कर्णाय इति चतुर्थीरूपं दत्तमस्ति? तत्र दा धातुः आगच्छति प्रदाय इत्यस्मिन्, तत्र प्र उपसर्ग योगः दा धातुः, लेप् प्रत्ययः प्रदाय। यदा दा धातोः प्रसक्तिः भवति तदा चतुर्थीविभक्त्यामेव भवति, अतः कर्णाय, कर्णस्य कृते इति भवति। उत्तमं। प्रदाय इत्यस्मिन् स्थाने दत्त्वा अपि योजयितुं शक्यते, किन्तु अत्र प्रदाय इति इतोपि समीचीनं पदम् अस्ति। यशस्विन् इति नकारान्तपदम् अस्ति, किन्तु यशः इति कीदृशं पदम्? यशस्विन् अस्ति चेत् यशः इति तत्र षष्ठी पञ्चमीविभक्तौ भवति, भवितुम् अर्हति। यशः क्षमतां, यशस्विन् इति अस्ति, यशस्विन् अस्ति चेत्। यशः इति सुबन्तपदम् अस्ति, प्रथमाविभक्ति एकवचनरूपं यशः, तस्य प्रातिपदिकं यशस्, सकारान्तप्रातिपदिकम् अस्ति। यशस् इति सकारान्तप्रातिपदिकं स्वीकृत्य निर्मितं तद्धितप्रत्ययान्तपदम् एव यशस्वी। यशस्वी इति पदस्य प्रातिपदिकं यशस्विन्, किन्तु यशः इति पदस्य प्रातिपदिकं यशस्। आशिषं प्रदाय इति लिखितमस्ति, आशिषं कीदृशं पदम्? तत्र आशिषम् इति द्वितीयविभक्तौ कर्मपदं भवति, तत्र तदनन्तरं ल्यप् इति प्रयोगः तस्य कृते कर्मपदं भवति। तत्र आशिष् इति प्रातिपदिकम्, आशीः इति भवति इति स्मरामि, आशीः इति प्रथमविभक्तौ। मूर्धन्यषकारः आशिषौ आशिषः, आशिषम् आशिषौ आशिषः, पुंलिङ्गपदमस्ति इति कृत्वा द्वितीयाविभक्ति एकवचनम् आशिषम्। दाधातुः सकर्मकः अस्ति, अपि च ल्यबन्तपदमपि कर्मपदं स्वीकर्तुं शक्नोति. अत्र प्रदाय इति ल्यबन्तपदमस्ति, प्रदाय इत्यस्य कर्मपदमेव आशिषम्. अर्जुनेन सह निरगच्छत्. निरगच्छत् वदतु. हा, तत्र निर् इति उपसर्गः, गम् इति धातोः, अगच्छत् इति लङ्लकारे प्रथमपुरुषे एकवचनं. निर्योगः अगच्छत् निरगच्छत् वर्णमेलनेन भवति. निर्गतवान् इति अपि तवतु भवितुम् अर्हति. अपि च अर्जुनेन सह इति उपपदविभक्तिः भवति. तत्र सहयुक्ते अप्रधाने इति सूत्रं कार्यं करोति. करणाय इत्यत्र चतुर्थी विभक्तिः अस्ति, सम्प्रदाने चतुर्थी. साधु भगिनी उत्तमरीत्या उक्तवती. सुजाता भगिनी भवती करोतु अग्रे. प्रत्यागमनानन्तरं कृष्णः अर्जुनं प्रबोधितवान्. प्रत्यागमनानन्तरं प्रति आगमनानन्तरं यण्सन्धि भवति. प्रत्यागमनानन्तरं कृष्णः प्रथमाविभक्ति एकवचनम् अस्ति. अर्जुनं कर्मपदमस्ति. प्रबोधितवान् प्रा उपसर्ग बुद्धधातुः अस्ति, स्वान्तरूपम् अस्ति. प्रबोधितवत् इति प्रातिपदिकं प्रउपसर्गपूर्वकः बुद्धधातुतः क्तवत् प्रत्ययस्य योजनेन. प्रत्यागमनस्य अनन्तरम् इति भवति. प्रति उपसर्गपूर्वकः आगमनम्. आगमनम् इति ल्युडन्तपदमस्ति. आगमनस्य अनन्तरम् इति. सखे वदतु भगिनी. अत्र प्रत्यागत्य अपि वक्तुं शक्यते वा? प्रत्यागत्य लेबन्तरूपेण प्रत्यागत्य प्रत्यागम्य. प्रत्यागम्य रूपद्वयमपि साधु. सुजाता भगिनी करोतु. सखे अर्जुन सम्बोधन अस्ति. सखे अर्जुन इकारान्त पुंलिङ्गशब्दः. सखी शब्दः विशिष्टशब्दः. सखा सखायौ सखायः ईदृशरीत्या रूपाणि भवन्ति. एकवारं रूपाणि पश्यन्तु. वदतु. धर्मराजस्य युधिष्ठिरस्य भवने अपि द्वाराणि आसन्दाः, अन्यानि च द्रव्याणि चन्दनदारुभिः निर्मितानि सन्ति. धर्मराजस्य युधिष्ठिरस्य विशेषभावः अस्ति. भवने सप्तमी विभक्ति अस्ति. प्रथमान्तं रूपं किं? धर्मराजः भवनं. भवनम् इति रूपं कथं साधितं? भवनं भूधातोः रूपं खलु. भूधातोः रूपम् अस्ति. लुडन्तम् अस्ति. भो भवति. गुण भूत्वा आय आदेशः भवति. भवा भवति. भवनं लुडन्तरूपम् अस्ति. उत्तमं. गुणकार्यं भूत्वा भो भवति, अपि च एचोयवायावः इत्यनेन औ आदेशः भूत्वा भौ इति रूपं सिद्ध्यति. अपि च ल्युडन्तपदेषु अना आदेशः भवति. युवोरनाकौ इति सूत्रेण अना आदेशः भवति इति कृत्वा भवन इति प्रातिपदिकं. किन्तु नपुंसकलिङ्गे रूपाणि भवन्ति. भवनम् अत्र सप्तमी अन्तं पदं दत्तमस्ति. द्वाराणि आसन्दाः, अन्यानि द्रव्याणि चन्दनदारुभिः निर्मितानि. चन्दनदारुभिः वदतु. चन्दनदारुभिः समस्तपदमस्ति भगिनि. चन्दनदारु इति नपुंसकलिङ्गपदं भवति. समस्तपदमेव, किन्तु नपुंसकलिङ्गपदं भवति. दारुशब्दः नपुंसकलिङ्गशब्दः इति कृत्वा चन्दनदारु इति नपुंसकलिङ्गपदं भवति. मधु मधुनि मधूनि इव दारु दारुणि दारूणि इति रूपाणि भवन्ति. ऊकारान्तपदं भवति, किन्तु तत्पुरुषसमासः अस्ति इति कृत्वा उत्तरपदस्य लिङ्गमेव सम्पूर्णसमस्तपदस्य लिङ्गं भवति. अत्र द्वाराणि द्रव्याणि इत्यादिषु पदेषु बहुत्र अणत्वं दृश्यते खलु. अन्यत् अन्ये अन्यानि इति वक्तव्यं रूपाणि. नपुंसकलिङ्गे पदमस्ति इति कृत्वा अन्यत् अन्ये अन्यानि. निर्मित इति पदं मा धातुतः निर्मितं कृदन्तपदं क्ताप्रत्ययान्तरूपम् एव निर्मित. प्रयत्नं करोमि भगिनि. परन्तु तानि वस्तूनि प्रदातुं युधिष्ठिरस्य स्मरणं न अभवत्. परन्तु परन्तु अव्ययमस्ति भगिनि. तानि एतानि वस्तूनि वस्तु नपुंसकलिङ्गम् अस्ति. वस्तूनि प्रदातुं प्रा उपसर्ग धा धातु अस्ति. प्रदातुं तुमुन् इत्यत्र किम् अवशिष्यते? तुम् एव अवशिष्यते. उत्तमं. नकारः केन सूत्रेण अपगच्छति? हलन्त्यम् इत्यनेन. उत्तमं. प्रा उपसर्गपूर्वकः दा धातुतः तुमुन् प्रत्ययस्य योजनेन प्रदातुं वदतु. वस्तूनि प्रदातुं युधिष्ठिरस्य स्मरणं न अभवत्. स्मरणं लुडन्तपदमस्ति. स्मृधातु अस्ति. स्मरणं न अभवत् भूधातुः लङ् रूपम् अस्ति. युधिष्ठिरस्य स्मरणं पूर्वस्मिन् वाक्ये युधिष्ठिरस्य भवनम् इति लिखितमस्ति. तत्र कर्तृकर्मणोः कृति इति सूत्रेण तत्र षष्टिविभक्तिः भवति इति वार्ता. कर्तृकर्मणोः कृति इति सूत्रेण षष्टिविभक्तेः प्रयोगः भवति. अभवत् इति लङ् रूपं. साधु भगिनी. केतके भगिनी भवती वदतु. भगिनी अहं प्रयत्नं करोमि. क्षम्यतां भगिनी, मम आडियो मध्ये क्लेशः आसीत्. गुड् भगिनी. शुभदा भगिनी, वक्तुमिच्छति वा? आं भगिनी, वदामि. किञ्च शुष्कचन्दनकाष्ठस्य याचने प्रत्युत्पत्रमतिः उदारमनाश्च करणः तानि सर्वाणि महार्धवस्तूनि विनाश्य आवाभ्यां समर्पितवान्. किञ्च शुष्कचन्दनकाष्ठस्य याचने अत्र याचना इति याच् इति धातोः याच् इति आत्मनेपदी धातुः अस्ति. तस्य लुडन्तपदं याचनम् इति तस्य सप्तमी विभक्तिः अस्ति इति अहं चिन्तयामि. तत्र सति सप्तमी अस्ति इति मम चिन्तनम्. सप्तमी नास्ति. भवती वक्तुमिच्छति चेत् वदतु, अनन्तरं वदामि. न भगिनी, भवती वदतु, न जानामि. किञ्च इत्यत्र आदौ मकारः अस्ति. मकारस्य स्थाने अनुस्वारः पश्चात् परसवर्णादेशं कृत्वा अत्र लिखितमस्ति. शुष्कचन्दनकाष्ठम् इति समस्तपदमस्ति. शुष्कचन्दनकाष्ठस्य इति षष्ट्यन्तं पदमस्ति. शुष्कचन्दनकाष्ठस्य याचनम् इति तत्रापि कर्तृकर्मणोः कृति इत्यनेन षष्टिप्रयोगः भवति. शुष्कचन्दनकाष्ठस्य याचने प्रत्युत्पन्नमतिः उदारमनाः इति अत्र पदद्वयं दत्तमस्ति. पश्यन्तु, प्रत्युत्पन्नमतिः इति एकं पदम्, उदारमनाः इति अन्यत् पदम्. एतत् पदद्वयं कर्णः इत्यस्य विशेषणद्वयं. कर्णः कीदृशः? कर्णः प्रत्युत्पन्नमतिः, कर्णः उदारमनाः. गोमति भगिनी, भवती वक्तुमिच्छति वा? प्रत्युत्पन्नमतिः कर्णः. उत्पन्नमतिः प्रति उत्पन्नमतिः कर्णः. बहुव्रीहिसमासः अस्ति. प्रत्युत्पन्नमतिः अहं न जानामि भगिनि. चिन्ता मास्तु. मतिः इति पदं स्त्रीलिङ्गपदमेव. मतिः इति पदं स्त्रीलिङ्गपदम् अस्ति चेदपि अस्मिन् समस्तपदे बहुव्रीहिसमासः अस्ति इति कृत्वा एतत् पदं पुंलिङ्गे अस्ति. प्रत्युत्पन्नमतिः इति पदं पुंलिङ्गे अस्ति. किमर्थम् इत्युक्ते कर्णस्य विशेषणं यस्मिन् कस्मिन्नपि समस्तपदे बहुव्रीहिसमासः अस्ति चेदेव तत्र लिङ्गपरिवर्तनं भवितुमर्हति. मतिः इति पदं स्त्रीलिङ्गपदमेव, किन्तु प्रत्युत्पन्नमतिः इति पदं समस्तपदम्. प्रत्युत्पन्ना मतिः यस्य सः इति विग्रहवाक्यं वक्तव्यं भवति. इत्युक्ते कार्यकाले प्रत्युत्पन्ना मतिः यस्य अस्ति सः प्रत्युत्पन्नमतिः. अत्र प्रत्युत्पन्नमतिः कर्णः. कर्णस्य विशेषणम् इदं पदम्, अपि च अन्यत् पदमपि कर्णस्य विशेषणमेव. कर्णः उदारमनाः. प्रत्युत्पन्नमतिः इति पुंलिङ्गपदम् इति स्मर्तव्यम्, अपि च उदारमनाः इति पदमपि पुंलिङ्गपदमेव. कथं भवति? तस्मिन् पदे अपि बहुव्रीहिसमासः अस्ति. मनः इति पदं नपुंसकलिङ्गपदं, किन्तु उदारमनाः इति पदं पुंलिङ्गपदम्. किमर्थं तथा भवति इत्युक्ते उदारमनाः इत्यस्मिन् पदे बहुव्रीहिसमासः अस्ति. उदारं मनः यस्य सः, उदारमनाः इत्यस्मिन् पदे अपि बहुव्रीहिसमासः अस्ति. उदारमनाः इति पदस्य रूपाणि वेधस्य शब्दवत् रूपाणि भवन्ति. वेधाः इति पदं वयं जानीमः, तत्र वेधस् इति प्रातिपदिकम् अस्ति. वेधाः, वेधसौ, वेधसः इव उदारमनाः इति पदस्य रूपाणि भवन्ति. वेधाः, वेधसौ, वेधसः इव उदारमनाः, उदारमनसौ, उदारमनसः इति रूपाणि भवन्ति. अत्र एकवचनरूपम् उदारमनाः इति. कर्णः इति पदस्य विशेषणमेव उदारमनाः. अपि च शुष्कचन्दनकाष्ठस्य याचने कर्णः उदारमनाः, कर्णः प्रत्युत्पन्नमतिः च. उदारमनाश्च इत्यत्र विसर्गसन्धिः भवति. मनाः योगः च प्रथमं भाट्टसूत्रं कार्यं करोति इति कृत्वा आदौ सकारः आयाति, पश्चात् स्च्युत्वं भूत्वा दन्त्यसकारस्य स्थाने तालव्यसकारः आयाति, तेन उदारमनाश्च इति रूपं सिध्यति. तानि सर्वाणि महार्घवस्तूनि. पश्यन्तु, महार्घ इति एकं पदमस्ति. अर्घ इत्युक्ते मूल्यम्, अनर्घ इत्युक्ते अमूल्यम्. मूल्यं तस्मिन्नेव अर्थे अर्घ इति पदमस्ति. अर्घ, अनर्घ इति पदद्वयं, मूल्य अमूल्य इव अर्घ अनर्घ इति पदद्वयमस्ति. यानि यानि वस्तूनि विखण्डितवान् तानि वस्तूनि महार्घवस्तूनि इत्युक्ते बहुमूल्यानि वस्तूनि. इत्युक्ते चन्दनदारुनिर्मितानि वस्तूनि विखण्डितवान् सः. अपि च भवन्तः सर्वे श्रुतवन्तः एव अनर्घराघवम् इति एकं नाटकमस्ति, मुरारिणा लिखितं, महाकविना मुरारिणा लिखितं नाटकम् अनर्घराघवम्. अनर्घराघवम् इत्युक्ते अमूल्यराघवम् इति वक्तुं शक्यते. विनाश्य, भगिनी वदतु. आं भगिनि, प्रत्युत्पन्न इत्यस्य अर्थः कः भगिनि? न अवगतम्. क्रियेटिव् भवती जानाति खलु, प्रत्युत्पत्तिः, प्रत्युत्पन्न तद्रूपं स्वीकुर्मः. भवती प्रयत्नं करोतु, प्रत्युत्पन्न इत्यस्मिन् पदे किं किम् अस्ति? तत्र प्रतियोगः उत्पन्न इति अस्ति, यण् सन्धि भूत्वा प्रत्युत्पन्न इति भवति. इतोपि उत्पन्नः इति अस्ति, तत्र उद्योगः पत् इति, पत् इति धातुः, उद्योगः पत्, तत्र उद्योगः पत् योगः क्त, तत्र उत्पन्नः इति पदं सिध्यति. भवती उक्तवती एव, पुनः तदेव वदामि. प्रति उपसर्गपूर्वकः, उत् उपसर्गपूर्वकः, पद् इति दकारान्तधातुः. पद् धातुतः कृताप्रत्ययस्य योजनेन पन्न इति रूपं सिध्यति. पद् धातुतः पन्न, भिद् धातुतः भिन्न, ईदृशानि कृतान्तरूपाणि. तदाभ्यां निष्ठातः पूर्वस्य च दः इति सूत्रेण पद् धातुः दकारान्तधातुः अस्ति इति कृत्वा तस्य कृतान्तरूपं पन्न भवति. अत्र रूपं किं? प्रतियोगः उत्योगः पद्योगः क्त तेन प्रत्युत्पन्न इति रूपं सिद्ध्यति. प्रति उत्पन्न प्रत्युत्पन्नामतिः यस्य सः इति विग्रहवाक्यं वक्तव्यं भवति. बहुव्रीही समासः अस्ति. विनाश्य वदतु. विनाश्य वियोगः नश् धातुः तस्य लबन्तरूपं विनाश्य इति भवति. इतोपि किं भगिनि? निजन्तमस्ति खलु. विनाश्य विनश्य विनाश्य निजन्त अस्ति. विनाशयति नाशयति. विनाशयति इति निजन्तरूपमस्ति, किन्तु अत्र निजन्तसहितं ल्यबन्तम्. अग्रे वदतु. आवाभ्यां समर्पितवान्. आवाभ्यां समर्पितवान्. आवाभ्याम् इति चतुर्थीविभक्ति द्विवचने. समर्पितवान् दानम् अस्ति, अतः आवाभ्याम् इति चतुर्थीविभक्ति भवति. समर्पितवान् संयोगः अर्पधातुः अस्ति, तस्य तवत्वन्तरूपं समर्पितवत् संयोगः अर्पितवत् समर्पितवत् इति भवति. तस्य कर्णः अस्ति, अतः कर्णः समर्पितवान्, अतः तस्य पुल्लिङ्गरूपे पुल्लिङ्गे प्रथमाविभक्ति एकवचने समर्पितवान् इति भवति. उत्तमम्. आवाभ्याम् इति रूपं त्रिषु स्थलेषु दृश्यते, किन्तु अत्र चतुर्थीरूपमेव स्वीकर्तव्यम्. अग्रे अपि भवती एव करोतु. वस्तुतः युधिष्ठिरः तु विचार्य धर्मे प्रवर्तते. वस्तुतः इत्युक्ते स्वभावतः. स्वभावतः स्वभावतः युधिष्ठिरः तु विचार्य धर्मे प्रवर्तते. विचार्य इत्युक्ते वियोगः चरधातु अपि च निजन्तम् णिच निजन्तम् वियोगः चर योगः णिच् योगः ल्यप् इति विचार्य निजन्तपूर्वकः ल्यबन्तरूपं विचार्य इति धर्मे इति धर्मः इति पुल्लिङ्ग शब्दः तस्य सप्तमी विभक्ति एकवचने धर्मे इति. प्रवर्तते प्रयोगः वृत् धातुः. वृत् इति आत्मनेपदी धातुः, तस्य प्रथमाविभक्ति एकवचने धर्मे प्रवर्तते तिष्ठते तिष्ठति इति अर्थे. वस्तुशब्दात् एव वास्तविक इति रूपं सिद्ध्यति. तद्यत् प्रत्ययन्तरूपं वस्तुशब्दात् वास्तवम् अथवा वास्तविक इत्यादीनि पदानि सिद्ध्यन्ति. अग्रे अपि करोतु. किन्तु कर्णः स्वभावतः उदारः, अतः कर्णस्य उदारता महीतले महीयते. किन्तु इति अव्ययं. कर्णः स्वभावतः उदारः, तस्य स्वभावः तु उदारः अस्ति. उदारः इति तस्य भावरूपेण उदारता इति वयं अथवा औदार्यम् औदार्य इति औदार्यम् इति पदं योजयित्वा वाक्यं परिवर्त्य वदतु. किन्तु कर्णः स्वभावतः उदारः, अतः कर्णस्य औदार्यं महीतले महीयते. औदार्यम् इत्युक्ते नपुंसकलिङ्गे वा भगिनि? औदार्यम् उत्तमं. तत्र किं वक्तव्यं? कर्णे औदार्यमस्ति, कर्णे उदारता अस्ति. अत्र किं लिखितमस्ति? कर्णः उदारः इत्युक्ते कर्णस्य विशेषणम् एव अत्र उदारः. कर्णः उदारः. विचार्य इति पदमस्ति खलु. विचार्य इत्यस्मिन् पदे णिच् प्रत्ययः अपि अस्ति. कथं स्मर्तव्यम् इत्युक्ते आचर्य आचर्य आ उपसर्गपूर्वकः चर् धातुतः ल्यप् योजनेन आचर्य इति रूपं सिद्ध्यति. आचर्य इति रूपम् अणिजन्तरूपं, किन्तु अत्र विचार्य इत्यत्र णिच् अपि अस्ति. चर् धातुतः चारि इति नूतनधातोः निर्माणं भवति. भगिनी तत्र किन्तु इति अव्ययपदं नास्ति इति मन्ये. किं योगः तु परं योगः तु इति सन्धि भवति तत्र. किं योगः तु अपि भवति न जाने, चिन्तयन्तु. सन्धिम् इति वा कृतवन्तः भगिनि. किं योगः तु अपि च परं योगः तु तत्र सन्धिकार्यं भवितुम् अर्हति खलु. आम्, अनुस्वारस्य स्थाने परसवर्णादेशः तवर्गीयनकारः आगच्छति. उत्तमम्. अत्र महीतलं इति नपुंसकलिङ्गपदमस्ति. अत्र सप्तमी विभक्तिरूपं दत्तमस्ति. महीतले महीयते. महीयते इत्युक्ते कोऽपि वदतु. तस्य महत्त्व अस्ति इति अर्थे. महीयते इत्युक्ते प्रशस्यते. कर्मणि प्रयोगे भवति महीयते. तत्र हि इत्यस्य दीर्घ ईकारः आगच्छति वा? तत्र क्षीयते इति, दीयते, क्षीयते इति. महीयते इत्यत्र महीय इति नूतनधातुः, महीय इति नूतनधातोः निर्माणं भवति. सनाद्यन्ताद्धातवः इत्यनेन तस्य धातुसंज्ञा दीयते. तत्र कण्वादिभ्यो यक् इति विशिष्टसूत्रेण यक् प्रत्ययः विहितः भवति. महीङ् इति प्रातिपदिकं स्वीकृत्य यक् प्रत्ययस्य योजनेन महीय इति नूतनधातोः निर्माणं भवति. अत्र नूतनधातुः महीय. तत्र यक् इति प्रत्ययः विहितः. कर्णः स्वभावतः उदारः, किन्तु युधिष्ठिरः विचार्य धर्माचरणं करोति इति अत्र वार्ता. सुभाषितं दत्तमस्ति. शोभा भगिनी, भवती सुभाषितं स्वीकृत्य सन्धीनां परिचयं करोतु. प्रयत्नं करोमि. त्याग एको गुणः श्लाघ्यः. त्याग एको गुणः श्लाघ्यः. किमन् किमन्यैर्गुणराशिभिः किम् अन्यैः गुणाः गुणराशिभिः वा तत्र, अथवा गुणराशिभिः. तत्र त्याग एको एकः इत्यस्य तत्र विसर्गसन्धिः भूत्वा एको इति तत्र सूत्राणि विधीयन्ते. एकः इत्यस्य विसर्गस्य स्थाने सः इति आगच्छति, तदनन्तरं रेपः आगच्छति, तदनन्तरम् उत्वम्, उत्वस्य गुणः भूत्वा एको इति भवति. तत्र किञ्चित् आदौ वदामि. त्यागः एकः, त्यज् धातोः रूपमेव त्यागः. त्यागः एकः, विसर्गः अत्र लुप्यते. विसर्गसन्धिः भूत्वा विसर्गस्य लोपः भवति. त्यागः एकः इत्यत्र विसर्गलोपः केन सूत्रेण भवति इति जानाति वा? तत्र अतः परस्य स्मरामि भगिनि. खो खगो अपूर्वस्य यो अशि. खो अपूर्वस्य यो अशि. भाट्टसूत्राणाम् आधारेण वक्तुमिच्छामि. त्यागः एकः इत्यत्र विसर्गस्य लोपः भवितुं पञ्चमं भाट्टसूत्रं कार्यं करोति. अतः परस्य विसर्जनीयस्य आचिलोपः, आचिलोपः इति वदति. आचि इति कथनेन ह्रस्व अकारं त्यक्त्वा दीर्घ आकारात् आरभ्य सर्वे स्वराः आचि इत्यत्र सन्ति. एकारः आच् प्रत्याहारे अस्ति. तदर्थमेव पञ्चमं भाट्टसूत्रं कार्यं कृत्वा अतः परस्य विसर्जनीयस्य आचिलोपः इति सूत्रेण विसर्गः अत्र लुप्यते. त्यागः इत्यत्र विसर्गात् पूर्वं ह्रस्व अकारः अस्ति इति कृत्वा अतः परस्य विसर्जनीयस्य आचिलोपः इति पञ्चमं भाट्टसूत्रं कार्यं करोति. एकः गुणः तत्र वदतु. तत्र एकः अतः परस्य विसर्गः अस्य प्रसक्तिः. तत्र तत्र अन्यत् अस्ति उत्वम्, उत्वस्य कृते अतः परस्य विसर्जनीयस्य अतिहषि च उत्वम् इति सूत्रेण उत्वं भवति. प्रथमम् उत्वं भूत्वा तदनन्तरं किं तत्र गुणकार्यं भवति. तत्र उत्वस्य गुणः ओकारः. तत् पश्चात् तावदेव. तत्र एको इति भवति. भगिन्या सर्वम् उक्तमेव. अतः परस्य विसर्जनीयस्य अतिहषि च उत्वम् इति सूत्रं वदति. चतुर्थं भाट्टसूत्रं कार्यं करोति. अतः परस्य विसर्जनीयस्य अतिहषि. यद्यपि अतिहषि इति उक्तमस्ति, अत्र तु हषि एव स्वीकर्तव्यं. गकारः हश्वर्णः इति कृत्वा हषि च उत्वम्. गकारः हश्वर्णः इति कारणतः आदौ उकारः आयाति, पश्चात् गुणसन्धिः भूत्वा ओकारः भवति. गुणः श्लाघ्यः. श्लाघ्यः वदतु. गुणः श्लाघ्यः इति तत्र विशेषविशेषणं कीदृशः गुणः इत्युक्ते श्लाघ्यः गुणः इति तत्र श्लाघनीयम् इति भवति श्लाघ् इति धातुः इति मन्ये तत्र भगिनी श्लाघ्योगः किं तत्र श्लाघ्यः श्लाघ्यः इति पुंलिङ्गे ण्यत् प्रत्ययः अस्ति ण्यत् प्रत्ययान्तपदानि त्रिषु लिङ्गेषु सम्भवन्ति इत्युक्ते विशेषणानि भवन्ति अत्र गुणः इति पदस्य विशेषणमस्ति इति कृत्वा गुणः श्लाघ्यः त्यागः एकः गुणः श्लाघ्यः ण्यत् प्रत्ययः अस्ति तस्मिन् स्थाने समानार्थकप्रत्ययः अनियर् प्रत्ययः अथवा तव्यत् प्रत्ययः अपि योजयितुं शक्यते श्लाघनीयः इति अर्थः श्लाघनीयः श्लाघितव्यः भवति श्लाघितव्यः श्लाघनीयः श्लाघ्यः तव्यत् प्रत्ययान्तरूपाणि अनियर् प्रत्ययान्तरूपाणि अपि च ण्यत् प्रत्ययान्तरूपाणि त्रिषु लिङ्गेषु सम्भवन्ति गुणः श्लाघ्यः श्लाघ्यः इत्युक्ते श्लाघनीयः पूजनीयः प्रशंसनीयः ण्यत् प्रत्ययान्तरूपमेव वक्तुमिच्छामश्चेत् प्रशंस्यः इति अग्रे करोतु तत्र किम् अन्यैः गुण गुणराशिभिः गुणराशिभिः इति तत्र समस्तपदस्य तृतीयविभक्ति बहुवचने तत्र किम् अन्यैः तत्रापि अन्यैः इत्यस्य विसर्गस्य रेपः आगतः किम् अन्यैर् इति भूत्वा अन्यैर्गुणराशिभिः इति भवति विसर्जनीयस्य तत्र अतः तत्रापि अतः परस्य विसर्जनीयस्य अतः नास्ति इचि इचः परस्य विसर्जनीयस्य रेपः अखरि इति सूत्रेण भाटसूत्रेण तत्र रेपस्य आदेशः भवति विसर्गस्य स्थाने रु भवति किन्तु अनन्तरं रेपः भवति तत्र अतः किम् अन्यैः इत्यस्य अन्यैर् भवति अन्यैर् गुणराशिभिः तत्र अर्थम् अस्ति त्यागः एकः गुणः श्लाघ्यः एकः गुणः एव श्लाघ्यः किम् अन्यैः गुणराशिभिः किम् इत्युक्ते अन्यैः गुणराशिभिः किं करणीयम् इति भवति इति मन्ये भगिनि उत्तमं तदेव किम् अन्यैः इति अन्यशब्दस्य तृतीया बहुवचनं तत्र इतः परस्य विसर्जनीयस्य रेफः अखरि इति द्वितीयं भाट्टसूत्रं कार्यं करोति द्वितीयेन भाट्टसूत्रेण अत्र कार्यं भूत्वा रेफः आयाति किमन्यैर्गुणराशिभिः तत्र रेफः आगतः गुणराशिः राशिः इति पुंलिङ्गशब्दः तदर्थं गुणराशिः इत्युक्ते गुणानां राशिः गुणराशिभिः इति तृतीया बहुवचनमस्ति केवलं त्यागः एव एकः गुणः एव पर्याप्तम् अन्येषां गुणानां समूहः वर्तते चेदपि त्यागेनैव अमृतत्वमानशुः गीतायां त्यागेनैके अमृतत्वमानशुः गीतायां श्लोकमस्ति अमृतत्वं त्यागेनैव भवति अमृतत्वं त्यागेन एव भवति त्यागेनैकै अमृतत्वम् आनशुः सन्धयः सन्ति खलु तस्मिन् वाक्ये अपि आम् उत्तमं प्रैस् वर्धि श्लाघ्यः इत्युक्ते गोमती भगिनी किञ्चित् वदतु अस्मिन् प्रसङ्गे त्यागः एको गुणः तस्मिन् प्रसङ्गे त्यागः एको गुणः श्लाघ्यः किम् अन्यै गुणराशिभिः अन्यः किमपि गुणान् गुणाः भवतु परन्तु त्यागस्य उपरि किमपि गुणः न भवति भूमा भगिनी भवती वदतु किञ्चित् अन्यैः गुण अन्यैः गुण गुणाभिः अन्यैः गुणान् न प्रयोजनं भवति श्लाघ्यः प्रथमं श्रेष्ठः गुणः त्यागः एव साधु भगिनी अत्र अन्यद् एकं वदामि वा वदतु. त्याग इति निस्सङ्गत्वं सूचयति इति मन्ये. त्याग इत्युक्ते तत्र डिटाच्मेण्ट् अस्ति एव भवति. किं त्यागत्वं निस्सङ्गत्वेन एव आगच्छति तत्र. अमूल्यानि त्यागं त्यजति किल निस्सङ्गत्वं. हा तत्र निस्सङ्गत्वं निस्सङ्गत्वं किं बहु मुख्यमस्ति. भगवद्गीतायां निस्सङ्गत्वं डिटाच्मेण्ट् सर्वत्र डिटाच्मेण्ट् इति तेन एव किं ज्ञानं भवति इति. तत्र त्यागं निस्सङ्गत्वं डिटाच्मेण्ट् एव सूचयति. तेन स्वभावेन त्यागः भवितुम् अर्हति. अतः त्यागः एकः श्लाघ्यः गुणः इति उक्तं तत्र इति मम अवगमनम्. उत्तमं. केतकी भगिनी भवती अवगतवती वा? किञ्चित् वदतु. त्याग त्याग वेन् वि डु त्याग इट् इस् अ गुड् गुण अस्ति. देट् वी हेव् टु मीन्स् ऐ केन् अण्डर्स्टाण्ड् इन् वेन् यु हेव् टु डु त्याग वेन् यु हेव् अ कम्प्लीट् यु फील् देट् यु आर् कम्प्लीट् देन् यु केन् डु एनिथिङ्ग् अबौट् द त्याग. And for that, you have to trust to your God that He gives you whatever you needed, He gives it to you. So when you have to give somebody to something, you are a, it is a best, Shrestha Gunaha. Shlaghyaha, ityasmin sthane, shlaghaniyaha, prashamshaniyaha, iti paktum shakyate, prashamsha, ichukte, gunavishkaranam. Shlagha iti, akarantapadamasti. प्रशंसा इव आकारान्तपदं श्लाघा. श्लाघा इत्युक्ते गुणाविष्करणम्. गुणाविष्करणं दोषाविष्करणं द्वयमपि अस्ति, किन्तु श्लाघा इत्युक्ते केवलं गुणाविष्करणम्. उत्तमगुणानाम् आविष्करणं प्रशंसा. तदर्थमेव कर्णस्य नाम दानकर्णः. वयं सम्यक् चिन्तनं कृतवन्तः. आगामिसप्ताहे द्वितीयविभक्तेः प्रसङ्गे किञ्चित् चिन्तनं करिष्यामः. एकवारं पुस्तकम् अवलोकयन्तु. इदानीं विरमाम. सर्वेषां धन्यवादाः.